कृष्णयजुर्वेदतैतिरीयशाखायाम् षष्ठकाण्डे चतुर्थप्रपाठकस्य घनपाठः प्रारम्भः। यज्ञेन वै वै यज्ञेन यज्ञेन वै प्रजापतिः प्रजापतिर्वै यज्ञेन यज्ञेन वै प्रजापतिः वै प्रजापतिः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजाः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजतासृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजा प्रजा असृजतास्ता असृजत प्रजा प्रजा असृजतताः प्रजा इति प्राजाः असृजततास्ता असृजता सृजतता उभयद्भिरुभयद्भिस्ता असृजता सृजतता उभयद्भिः ता उभयद्भिरुभयद्भिस्तास्ता उभयद्भिरेवैवोभयद्भिस्तास्ता उभयद्भिरेव उभयद्भिरेवैवोभयद्भिरुभयद्भिरेव असृजता सृजतैवोभयद्भिरुभयद्भिरेव असृजत उभयद्भिरित्युभयद्भिः एवासृजता सृजतैवैवासृजत यद्यदसृजतैवैवासृजत यद् असृजत यद्यदसृजता सृजत यदुपयज उपयजो यदसृजता सृजत यदुपयजः यदुपयज उपयजो यद्यदुपयज उपयजत्युपयजत्युपयजो यद्यदुपयज उपयजति उपयज उपयजत्युपयजत्युपयज उपयज उपयजति प्रजाः प्रजा उपयजत्युपयज उपयज उपयजति प्रजाः उपयज इत्युपायजः उपयजति प्रजाः प्रजा उपयजत्युपयजति प्रजा एवैव प्रजा उपयजत्युपयजति प्रजा एव उपयजतीत्युपायजति प्रजा एवैव प्रजाः प्रजा एव तत्तदेव प्रजाः प्रजा एव तत् प्रजा इति प्राजाः एव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः तद्यजमानो यजमानस्तत्तद्यजमानसृजते सृजते यजमानस्तत्तद्यजमानसृजते यजमानसृजते सृजते यजमानो यजमानसृजते जघनार्थात् जघनार्थात् सृजते यजमानो यजमानसृजते जघनार्थात् सृजते जघनार्थात् जघनार्थात् सृजते सृजते जघनार्थादवाव जघनार्थात् सृजते सृजते जघनार्थादव जघनार्थादवाव जघनार्थात् जघनार्थादवद्यदित्यत्यव जघनार्थात् जघनार्थादवद्यदि जघनार्थादिति जघना अर्थात् अवद्यतिर्जघनार्थाज्जघनार्थाद्यत्यवावद्यतिजघनार्थाद्यतिजघनार्थाद्यघनार्थाद् यदिजघनार्थाद्यघनार्थाद्यदिजघनार्थाद्धिः जघनार्थाद्यदित्यतिजघनार्थाद्धिः जघनार्थाद्धिजघनार्थाज्जघनार्थाद्यत्प्रजाः प्रजा हि जघनार्थाज्जघनार्थाद्यत्प्रजाः जघनार्थादिति जघना अर्थात् हि प्रजाः प्रजाहिः प्रजाः प्रजायन्ते प्रजायन्ते प्रजाहिः प्रजाः प्रजायन्ते प्रजाः प्रजायन्ते प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते स्थविमतस्थविमतः प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते स्थविमतः प्रजा इति प्राजाः प्रजायन्ते स्थविमतस्थविमतः प्रजायन्ते प्रजायन्ते स्थविमतो वावस्थविमतः प्रजायन्ते प्रजायन्ते स्थविमतो वा प्रजायन्त इति प्राजायन्ते स्थविमतो वावस्थविमतस्थविमतो वद्यतिद्यत्यवस्थविमतस्थविमतो वद्यति अवद्यतिद्यत्यवावद्यतिस्थविमतस्थविमतोद्यत्यवावद्यतिस्थविमतः यदिस्थविमतस्थविमतोद्यदिद्यदिस्थविमतो हि स्थविमतोद्यदिद्यदिस्थविमतो हि स्थविमतो हि स्थविमतस्थविमतो हि प्रजाः प्रजा हि स्थविमतस्थविमतो हि प्रजाः हि प्रजाः प्रजाहिः प्रजाः प्रजायन्ते प्रजायन्ते प्रजाहिः प्रजाः प्रजायन्ते प्रजाः प्रजायन्ते प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते संभिन्नन्न संभिन्नन् प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते संभिन्नन् प्रजा इति प्राजाः प्रजायन्ते संभिन्नन्न संभिन्नन् प्रजायन्ते प्रजायन्ते संभिन्नन्न वा संभिन्नन् प्रजायन्ते प्रजायन्ते संभिन्नन्न वा प्रजायन्त इति प्राजायन्ते असंभिन्नन्न वा संभिन्नन्न संभिन्नन्न वद्यतिद्यत्य वा संभिन्नन्न संभिन्नन्न वद्यति असंभिन्नन्नित्यसंभिन्नन्न अवद्यतिद्यत्य वा वद्यति प्राणानाम् प्राणानाम् यत्य वा वद्यति प्राणानाम् जिप्राणानाम् प्राणानाम् जिदिद्यति प्राणानाम संभेदाय संभेदाय प्राणानाम् जिदिद्यति प्राणानाम संभेदाय प्राणानाम संभेदाय संभेदाय प्राणानाम् प्राणानाम संभेदाय न संभेदाय प्राणानाम् प्राणानाम संभेदाय न प्राणानामिति प्राणानाम् असम्भेदायननासम्भेदायासम्भेदायन पर्यावर्तयति पर्यावर्तयधनासम्भेदायासम्भेदायन पर्यावर्तयति असम्भेदायेत्यसम्भेदाय न पर्यावर्तयति पर्यावर्तयधन न पर्यावर्तयति यद्यत् पर्यावर्तयधन न पर्यावर्तयति यत् पर्यावर्तयति यद्यत् पर्यावर्तयति पर्यावर्तयति यत्पर्यावर्तयेत्पर्यावर्तयेद्यत्पर्यावर्तयति पर्यावर्तयति यत्पर्यावर्तयेत् पर्यावर्तयतीति परि आवर्तयति यत्पर्यावर्तयेत्पर्यावर्तयेद्यद्यत्पर्यावर्तयेदावर्त उदावर्तः पर्यावर्तयेद्यद्यत्पर्यावर्तयेदावर्तः पर्यावर्तयेदुदावर्त उदावर्तः पर्यावर्तयेत्पर्यावर्तयेदुदावर्तः प्रजाः प्रजा उदावर्तः पर्यावर्तयेत्पर्यावर्तयेदुदावर्तः प्रजाः पर्यावर्तयेदिति परि आवर्तयेत् उदावर्तः प्रजाः प्रजा उदावर्त उदावर्तः प्रजाग्राहुको ग्राहुकः प्रजा उदावर्त उदावर्तः प्रजाग्राहुकः प्रजाग्राहुको ग्राहुकः प्रजाः प्रजाग्राहुकः स्यात् स्याद्ग्राहुकः प्रजाः प्रजाग्राहुकः स्यात् प्रजा इति प्राजाः ग्राहुकः स्यात् स्याद्ग्राहुको ग्राहुकः स्यात् समुद्रको समुद्रज्ञः स्याद्ग्राहुको ग्राहुकः स्यात् समुद्रम् स्यात् समुद्रको समुद्रज्ञः स्यात् स्यात् समुद्रम् गच्छ गच्छ समुद्रज्ञः स्यात् स्यात् समुद्रम् गच्छ समुद्रम् गच्छ गच्छ समुद्रको समुद्रम् गच्छ स्वाहा स्वाहा गच्छ समुद्रको समुद्रम् गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति स्वाहा गच्छ गच्छ स्वाहेति स्वाहेति स्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह इत्याहेदीत्याह रेतो रेत आहेदीत्याह रेतः आहरेतो रेत आह हरेत एवैव रेत आह हरेत एव रेत एवैव रेतो रेत एव तत्तदेव रेतो रेत एव तत् एव तत्तदेवैव तद्दधाति दधाति तदेवैव तद्दधाति तद्दधाति दधाति तत्तद्दधात्यन्तरिक्षमन्तरिक्षम् दधाति तत्तद्दधात्यन्तरिक्षम् दधात्यन्तरिक्षमन्तरिक्षम् दधाति दधात्यन्तरिक्षम् गच्छ गच्छान्तरिक्षम् दधाति दधात्यन्तरिक्षम् गच्छ अन्तरिक्षम् गच्छ गच्छान्तरिक्षमन्तरिक्षम् गच्छ स्वाहा स्वाहा गच्छान्तरिक्षमन्तरिक्षम् गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति स्वाहा गच्छ गच्छ स्वाहेति स्वाहेति स्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह इत्याह हेदीत्याहान्तरिक्षेणान्तरिक्षेण हेदीत्याहान्तरिक्षेण आहान्तरिक्षेणान्तरिक्षेणाहान्तरिक्षेणैवैवान्तरिक्षेणाहान्तरिक्षेणैव अन्तरिक्षेणैवैवान्तरिक्षेणान्तरिक्षेणैवास्मा अस्मा एवान्तरिक्षेणान्तरिक्षेणैवास्मै एवास्मा अस्मा एवैवास्मै प्रजाः प्रजा अस्मा एवैवास्मै प्रजाः अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजाः प्रजाः प्रजाः प्रजनयति जनयति प्रजाः प्रजाः प्रजनयति प्रजा इति प्राजाः प्रजनयति जनयति प्रजनयत्यन्तरिक्षमन्तरिक्षम् जनयति प्रजनयत्यन्तरिक्षम् जनयत्यन्तरिक्षमन्तरिक्षम् जनयति जनयत्यन्तरिक्षगोहिह्यन्तरिक्षम् जनयति जनयत्यन्तरिक्षगोहि अन्तरिक्षगोहिह्यन्तरिक्षमन्तरिक्षगृह्यन्वनुह्यन्तरिक्षमन्तरिक्षगृह्यनु ह्यन्वनुहिह्यनु प्रजाः प्रजा अनुहिह्यनु प्रजाः अनुप्रजाः प्रजा अन्वनु प्रजाः प्रजायन्ते प्रजायन्ते प्रजा अन्वनु प्रजाः प्रजायन्ते प्रजाः प्रजायन्ते प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते देवम् देवम् प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते देवम् प्रजा इति प्राजाः प्रजायन्ते देवम् देवम् प्रजायन्ते प्रजायन्ते देवकोशवितारकोशवितारम् देवम् प्रजायन्ते प्रजायन्ते देवकोशवितारम् प्रजायन्त इति प्राजायन्ते देवकोशवितारकोशवितारम् देवम् देवकोशवितारम् गच्छ गच्छ सवितारम् देवम् देवकोशवितारम् गच्छ सवितारम् गच्छ गच्छ सवितारको सवितारम् गच्छ स्वाहा स्वाहा गच्छ सवितारको सवितारम् गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति स्वाहा गच्छ गच्छ स्वाहेति स्वाहेति स्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह इत्याह हेदीत्याह सवितृप्रसूतः सवितृप्रसूत आहेदीत्याह सवितृप्रसूतः आह सवितृप्रसूतः सवितृप्रसूत आहाह सवितृप्रसूत एवैव सवितृप्रसूत आहाह सवितृप्रसूत एव सवितृप्रसूत एवैव सवितृप्रसूतः सवितृप्रसूत एवास्मा अस्मा एव सवितृप्रसूतः सवितृप्रसूत एवास्मै सवितृप्रसूत इति सवितृप्रसूतः एवास्मा अस्मा एवैवास्मै प्रजाः प्रजा अस्मा एवैवास्मै प्रजाः अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजाः प्रजाः प्रजाः प्रजनयति जनयति प्रजाः प्रजाः प्रजनयति प्रजा इति प्राजाः प्रजनयति जनयति प्रजनयत्यहोरात्रे अहोरात्रे जनयति प्रजनयत्यहोरात्रे जनयत्यहोरात्रे अहोरात्रे जनयति जनयत्यहोरात्रे गच्छ गच्छाहोरात्रे जनयति जनयत्यहोरात्रे गच्छ अहोरात्रे गच्छ गच्छाहोरात्रे अहोरात्रे गच्छ स्वाहा स्वाहा गच्छाहोरात्रे अहोरात्रे गच्छ स्वाहा अहोरात्रे इत्याह रात्रे गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति स्वाहा गच्छ गच्छ स्वाहेति स्वाहेति स्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह इत्याह हेति इत्याहोरात्राभ्यामहोरात्राभ्यामहेदीत्याहोरात्राभ्याम् आहाहोरात्राभ्यामहोरात्राभ्यामाहाहोरात्राभ्यामेवैव अहोरात्राभ्यामाहाहोरात्राभ्यामेव अहोरात्राभ्यामेवैव अहोरात्राभ्यामहोरात्राभ्यामेव स्म एव अहोरात्राभ्यामहोरात्राभ्यामेवास्मै अहोरात्राभ्यामित्याह रात्राभ्याम् एवास्मास्म एवैवास्मै प्रजाः प्रजा अस्म एवैवास्मै प्रजाः अस्मै प्रजाः प्रजा अस्मास्मै प्रजाः प्रजा अस्मास्मै प्रजाः प्रजाः प्रजाः प्रजाः प्रजनयति जनयति प्रजाः प्रजाः प्रजनयति प्रजा इति प्राजाः प्रजनयति जनयति प्रजनयत्यहोरात्रे अहोरात्रे जनयति प्रजनयत्यहोरात्रे जनयत्यहोरात्रे अहोरात्रे जनयति जनयत्यहोरात्रे हि ह्यहोरात्रे जनयति जनयत्यहोरात्रे हि अहोरात्रे हि ह्यहोरात्रे अहोरात्रे ह्यन्वनु ह्यहोरात्रे अहोरात्रे ह्यनु अहोरात्रे इत्याह रात्रे ह्यन्वनु हि ह्यनु प्रजाः प्रजा अनु हि ह्यनु प्रजाः अनुप्रजाः प्रजा अन्वनु प्रजाः प्रजायन्ते प्रजायन्ते प्रजा अन्वनु प्रजाः प्रजायन्ते प्रजाः प्रजायन्ते प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते मित्रावरणौ मित्रावरणौ प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते मित्रावरणौ प्रजा इति प्राजाः प्रजायन्ते मित्रावरणौ मित्रावरणौ प्रजायन्ते प्रजायन्ते मित्रावरणौ गच्छ गच्छ मित्रावरणौ प्रजायन्ते प्रजायन्ते मित्रावरणौ गच्छ प्रजायन्त इति प्राजायन्ते मित्रावरणौ गच्छ गच्छ मित्रावरणौ मित्रावरणौ गच्छ स्वाहा स्वाहा गच्छ मित्रावरणौ मित्रावरणौ गच्छ स्वाहा मित्रावरुणामिति मित्रावरणौ गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति स्वाहा गच्छ गच्छ स्वाहेति स्वाहेति स्वाहा स्वाहेत्याहेति स्वाहा स्वाहेत्याह इत्याहेदीत्याह प्रजासु प्रजा स्वाहेदीत्याह प्रजासु आह प्रजासु प्रजा स्वाहाः प्रजा स्वेवैव प्रजा स्वाहाः प्रजा स्वेव प्रजा स्वेवैव प्रजासु प्रजा स्वेव प्रजातासु प्रजाता स्वेव प्रजासु प्रजा स्वेव प्रजातासु प्रजास्विति प्राजासु एव प्रजातासु प्रजाता स्वेवैव प्रजातासु प्राणापानौ प्राणापानौ प्रजाता स्वेवैव प्रजातासु प्राणापानौ प्रजातासु प्राणापानौ प्राणापानौ प्रजातासु प्रजातासु प्राणापानौ दधाति दधाति प्राणापानौ प्रजातासु प्रजातासु प्राणापानौ दधाति प्रजातास्विति प्राजातासु प्राणापानौ दधाति दधाति प्राणापानौ प्राणापानौ दधाति सोमौ सोमम् दधाति प्राणापानौ प्राणापानौ दधाति सोमम् प्राणापानामिति प्राणापानौ दधाति सोमौ सोमम् दधाति दधाति सोमम् गच्छ गच्छ सोमम् दधाति दधाति सोमम् गच्छ सोमम् गच्छ गच्छ सोमौ सोमम् गच्छ स्वाहा स्वाहा गच्छ सोमौ सोमम् गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति स्वाहा गच्छ गच्छ स्वाहेति स्वाहेति स्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह इत्याह हेदीत्याह सौम्याः सौम्या आहेदीत्याह सौम्याः आह सौम्याः सौम्या आह सौम्या हि सौम्या आह सौम्या हि सौम्या हि सौम्याः सौम्या हि देवतया देवतया हि सौम्याः सौम्या हि देवतया हि देवतया देवतया हि देवतया प्रजाः प्रजा देवतया हि देवतया प्रजाः देवतया प्रजाः प्रजा देवतया देवतया प्रजा यज्ञम् यज्ञम् प्रजा देवतया देवतया प्रजा यज्ञम् प्रजा यज्ञम् यज्ञम् प्रजाः प्रजा यज्ञम् गच्छ गच्छ यज्ञम् प्रजाः प्रजा यज्ञम् गच्छ प्रजा इति प्राजाः यज्ञम् गच्छ गच्छ यज्ञम् यज्ञम् गच्छ स्वाहा स्वाहा गच्छ यज्ञम् यज्ञम् गच्छ स्वाहा

इत्याह इत्याहाहेदीत्याह सजवः पशव आहेदीत्याह पशवः आह पशवः पशव आह पशवो वै वै पशव आह पशवो वै पशवो वै वै पशवः पशवो वै छन्दागुंसि छन्दागुंसि वै पशवः पशवो वै छन्दागुंसि वै छन्दागुंसि छन्दागुंसि वै वै छन्दागुंसि पशून् पशून् छन्दागुंसि वै वै छन्दागुंसि पशून् छन्दागुंसि पशून् पशून् छन्दागुंसि छन्दागुंसि पशूनेवैव पशून् छन्दागुंसि छन्दागुंसि पशूनेव पशूनेवैव पशून् पशूनेव वैव पशून् पशूनेव एवा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे अवरुन्धे रुन्धे वावरुन्धे द्या वा पृथिवी द्या वा पृथिवी रुन्धे वावरुन्धे द्या वा पृथिवी रुन्धे द्या वा पृथिवी द्या वा पृथिवी रुन्धे रुन्धे द्या वा पृथिवी गच्छ गच्छ द्या वा पृथिवी रुन्धे रुन्धे द्या वा पृथिवी गच्छ द्या वा पृथिवी गच्छ गच्छ द्या वा पृथिवी द्या वा पृथिवी गच्छ स्वाहा स्वाहा गच्छ द्या वा पृथिवी द्या वा पृथिवी गच्छ स्वाहा द्या वा पृथिवी द्या वा पृथिवी गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति दुःस्वाहा गच्छ गच्छ स्वाहेति स्वाहेति दुःस्वाहा स्वाहेत्याहेति स्वाहा स्वाहेत्याह इत्याहेदीत्याह प्रजाः प्रजा आहेदीत्याह प्रजाः आह प्रजाः प्रजा आहाः प्रजा एवैव प्रजा आहाः प्रजा एव प्रजा एवैव प्रजाः प्रजा एव प्रजाताः प्रजाता एव प्रजाः प्रजा एव प्रजाताः प्रजा इति प्राजाः एव प्रजाताः प्रजाता एवैव प्रजाताद्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्याम् प्रजाता एवैव प्रजाताद्या वा पृथिवीभ्याम् प्रजाताद्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्याम् प्रजाताः प्रजाताद्या वा पृथिवीभ्यामुभयत उभयतोद्या वा पृथिवीभ्याम् प्रजाताः प्रजाताद्या वा पृथिवीभ्यामुभयतः प्रजाता इति प्राजाताः द्या वा पृथिवीभ्यामुभयत उभयतोद्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्यामुभयतः परिपर्युभयतोद्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्यामुभयतः परि द्या वा पृथिवीभ्यामिति द्या वा पृथिवीभ्याम् उभयतः परिपर्युभयत उभयतः परिगृह्णाति गृह्णाति पर्युभयत उभयतः परिगृह्णाति परिगृह्णाति गृह्णाति परिपरिगृह्णाति नभो नभो गृह्णाति परिपरिगृह्णाति नभः गृह्णाति नभो नभो गृह्णाति गृह्णाति नभो दिव्यम् दिव्यम् नभो गृह्णाति गृह्णाति नभो दिव्यम् नभो दिव्यम् दिव्यम् नभो नभो दिव्यम् गच्छ गच्छ दिव्यम् नभो नभो दिव्यम् गच्छ दिव्यम् गच्छ गच्छ दिव्यम् दिव्यम् गच्छ स्वाहा स्वाहा गच्छ दिव्यम् दिव्यम् गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति दुःस्वाहा गच्छ गच्छ स्वाहेति स्वाहेति दुःस्वाहा स्वाहेत्याहे दुःस्वाहा स्वाहेत्याह इत्याहाहेदीत्याह प्रजाभ्यः प्रजाभ्य आहेदीत्याह प्रजाभ्यः आह प्रजाभ्यः प्रजाभ्य आहाः प्रजाभ्य एवैव प्रजाभ्य आहाः प्रजाभ्य एव प्रजाभ्य एवैव प्रजाभ्यः प्रजाभ्य एव प्रजाताभ्यः प्रजाताभ्य एव प्रजाभ्यः प्रजाभ्य एव प्रजाताभ्यः प्रजाभ्य इति प्राजाभ्यः एव प्रजाताभ्यः प्रजाताभ्य एवैव प्रजाताभ्यो वृष्टिम् वृष्टिम् प्रजाताभ्य एवैव प्रजाताभ्यो वृष्टिम् प्रजाताभ्यो वृष्टिम् वृष्टिम् प्रजाताभ्यः प्रजाताभ्यो वृष्टिम् निर्वृष्टिम् प्रजाताभ्यः प्रजाताभ्यो वृष्टिम् नि प्रजाताभ्य इति प्राजाताभ्यः वृष्टिम् निवृष्टिम् वृष्टिम् नियच्छति यच्छति निवृष्टिम् वृष्टिम् नियच्छति नियच्छति यच्छति निनयच्छत्यग्निमग्निम् यच्छति निनयच्छत्यग्निम् यच्छत्यग्निमग्निम् यच्छति यच्छत्यग्निम् वैरीश्वानरम् वैरीश्वानरमग्निम् यच्छति यच्छत्यग्निम् वैरीश्वानरम् अग्निम् वैश्वानरम् वैश्वानरमग्निमग्निम् वैश्वानरम् गच्छ गच्छ वैश्वानरमग्निमग्निम् वैश्वानरम् गच्छ वैश्वानरम् गच्छ गच्छ वैश्वानरम् वैश्वानरम् गच्छ स्वाहा स्वाहा गच्छ वैश्वानरम् वैश्वानरम् गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहेति दुःस्वाहा गच्छ गच्छ स्वाहेति स्वाहेति दुःस्वाहा स्वाहेत्याह हेति स्वाहा स्वाहेत्याह इत्याह हेदीत्याह प्रजाः प्रजा आहेदीत्याह प्रजाः आह प्रजाः प्रजा आहाः प्रजा एवैव प्रजा आहाः प्रजा एव प्रजा एवैव प्रजाः प्रजा एव प्रजाताः प्रजाता एव प्रजाः प्रजा एव प्रजाताः यजाति प्राजाः एव प्रजाताः प्रजाता एवैव प्रजाता अस्यामस्याम् प्रजाता एवैव प्रजाता अस्याम् प्रजाता अस्यामस्याम् प्रजाताः प्रजाता अस्याम् प्रति प्रत्यस्याम् प्रजाताः प्रजाता अस्याम् प्रति प्रजाता इति प्राजाताः अस्याम् प्रति प्रत्यस्यामस्याम् प्रतिष्ठापयति स्थापयति प्रत्यस्यामस्याम् प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रति प्रतिष्ठापयति प्राणानाम् प्राणानाम् स्थापयति प्रति प्रतिष्ठापयति प्राणानाम् स्थापयति प्राणानाम् प्राणानाम् स्थापयति स्थापयति प्राणानाम् वै वै प्राणानाम् स्थापयति स्थापयति प्राणानाम् वै प्राणानाम् वै वै प्राणानाम् प्राणानाम् वा एष वै प्राणानाम् प्राणानाम् वा एषः प्राणानामिति प्राणानाम् वा एष वै वा एषो वा वैष वै वा एषो वा एषो वा वैष एषो वद्यत्य वैष एषो वद्यति अवद्यदिद्यत्य वाद्यति यो योद्यत्य वाद्यति यः द्यतियो योद्यदिद्यति यो वद्यत्य वद्यति योद्यदिद्यति यो वद्यति यो वद्यत्य वद्यति यो यो वद्यति गुदस्य गुदस्या वद्यति यो यो वद्यति गुदस्य अवद्यति गुदस्य गुदस्या वद्यत्य वद्यति गुदस्य मनो मनो गुदस्या वद्यत्य वद्यति गुदस्य मनः अवद्यतीत्यवाद्यति गुदस्य मनो मनो गुदस्य गुदस्य मनो मे मे मनो गुदस्य गुदस्य मनो मे मनो मे मे मनो मनो मेहार्ति हार्ति मे मनो मनो मेहार्ति मेहार्ति हार्ति मे मेहार्ति यच्छ यच्छ हार्ति मे मेहार्ति यच्छ हार्ति यच्छ यच्छ हार्ति हार्ति यच्छेदीति यच्छ हार्ति हार्ति यच्छेति यच्छेदीति यच्छ यच्छेत्याह हेति यच्छ यच्छेत्याह इत्याह हेदीत्याह प्राणान् प्राणानाहेदीत्याह प्राणान् आह प्राणान् प्राणानाहः प्राणानेवैव प्राणानाहः प्राणानेव प्राणानेवैव प्राणान् प्राणानेव यथा स्थानम् यथा स्थानमेव प्राणान् प्राणानेव यथा स्थानम् प्राणानिति प्राणान् एव यथा स्थानम् यथा स्थानमेवैव यथा स्थानमुपोप यथा स्थानमेवैव यथा स्थानमुप यथा स्थानमुपोप यथा स्थानम् यथा स्थानमुपह्वयते ह्वयत उप यथा स्थानम् यथा स्थानमुपह्वयते यथा स्थानमिति यथा स्थानम् उपह्वयते ह्वयत उपोपह्वयते पशोः पशोर्ह्वयत उपोपह्वयते पशोः फयते पशोः पशोर्ह्वयते ह्वयते पशोर्वै वै पशोर्ह्वयते ह्वयते पशोर्वै पशोर्वै वै पशोः पशोर्वा आरब्धस्यालब्धस्य वै पशोः पशोर्वा आरब्धस्य वा आरब्धस्यालब्धस्य वै वा आरब्धस्य हृदयगो हृदयमारब्धस्य वै वा आरब्धस्य हृदयम् आरब्धस्य हृदयगो हृदयमारब्धस्यालब्धस्य हृदयगो शुक्षुभृदयमारब्धस्यालब्धस्य हृदयगो शुभ आरब्धस्येत्यालब्धस्य हृदयगो शुक्षुभृदयगो हृदयगो शुभच्छत्वृच्छति शुक्रहृदयगो हृदयगो शुभच्छति ृच्छति सा सच्छत्युच्छति सा हृदये शोलगो हृदये शोलगो सच्छत्युच्छति सा हृदये शोलम् सा हृदये शोलगो हृदये शोलगो सा हृदये शोलमभ्यभिहृदयशोलगो सा हृदये शोलमभि हृदये शोलमभ्यभिहृदय शोलगो हृदये शोलमभिसगो समभिहृदये शोलगो हृदये शोलमभिसम् हृदय शोलमिति हृदया शोलम् अभिसगो समभ्यभिसमेत्येति समभ्यभिसमेति समेत्येतसगुं समेति यद्यते दिसगुं समेति यत् एति यद्यते एत्येति यत्पृथिव्याम् पृथिव्यां यदे एत्येति यत्पृथिव्याम् यत्पृथिव्याम् पृथिव्यां यद्यत्पृथिव्यागो हृदे शोलगो हृदे शोलम् पृथिव्यां यद्यत्पृथिव्यागो हृदे शोलम् पृथिव्यागो हृदे शोलगो हृदे शोलम् पृथिव्यां पृथिव्यागो हृदे शोलमुद्वासयेत् द्वासयेद्धृदे शोलम् पृथिव्यां पृथिव्यागो हृदे शोलमुद्वासयेत् हृदे शोलमुद्वासयेद्वासयेद्धृदे शोलगो हृदे शोलमुद्वासयेत्पृथिवीम् पृथिवीमुद्वासयेद्धृदे शोलगो हृदे शोलमुद्वासयेत्पृथिवीम् हृदय शोलमिति हृदया शोलम् उद्वासयेत् पृथिवीम् पृथिवीमुद्वासयेदुद्वासयेत् पृथिवीगूंष्टा शुचा पृथिवीमुद्वासयेदुद्वासयेत् पृथिवीगूंष्टा उद्वासयेदित्युद्वासयेत् पृथिवीगूंषुचा शुचा पृथिवीम् पृथिवीगूंषितार्पयेदर्पयेच्छुचा पृथिवीम् पृथिवीगूंषितार्पयेत् शुचार्पयेदर्पयेच्छुचा शुचार्पयेद्यद्यदर्पयेच्छुचा शुचार्पयेद्यद् अर्पयेद्यद्यदर्पयेदर्पयेद्यदप्स्वप्सु यदर्पयेदर्पयेद्यदप्सु यदप्स्वप्सु यद्यदप्स्वा अपोऽपोऽप्सु यद्यदप्स्वपः अप्स्वा अपोऽपोऽप्स्वा अप्स्वपश्रुचा शुचापोऽप्स्वा अप्स्वपश्रुचा अपश्रुचासु अपश्रुचा शुचापोपश्रुचार्पयेदर्पयेच्छुचापोपश्रुचार्पयेद् शुचार्पयेदर्पयेच्छुचा शुचार्पयेच्छुष्कस्य शुष्कस्यार्पयेच्छुचा शुचार्पयेच्छुष्कस्य अर्पयेच्छुष्कस्य शुष्कस्यार्पयेदर्पयेच्छुष्कस्य च शुष्कस्यार्पयेदर्पयेच्छुष्कस्य च शुष्कस्य च शुष्कस्य शुष्कस्य चार्द्रस्यार्द्रस्य च शुष्कस्य शुष्कस्य चार्द्रस्य चार्द्रस्यार्द्रस्य च चार्द्रस्य च चार्द्रस्य च चार्द्रस्य च आर्द्रस्य च चार्द्रस्यार्द्रस्य च सन्धौ सन्धौ चार्द्रस्यार्द्रस्य च सन्धौ च सन्धौ सन्धौ च सन्धावदुत्सन्धौ च सन्धावद् सन्धावदुत्सन्धौ सन्धावद्वासयति वासयत्युत्सन्धौ सन्धावद्वासयति सन्धाविति सन्धौ उद्वासयति वासयत्युदुद्वासयत्युभयस्योभयस्य वासयत्युदुद्वासयत्युभयस्य वासयत्युभयस्योभयस्य वासयति वासयत्युभयस्य शान्ति शान्त्या उभयस्य वासयति वासयत्युभयस्य शान्तिः उभयस्य शान्ति शान्त्या उभयस्योभयस्य शान्त्यय्यगुं शान्त्या उभयस्योभयस्य शान्त्ययम् शान्त्यय्यगुं शान्त्यै शान्त्ययन् विश्यात् विश्याद्यगुं शान्त्यै शान्त्ययन् विश्यात् यन् विश्यात् विश्याद्यञ्यन् विश्यात्तं तन् विश्याद्यञ्यन् विश्यात्तम् विश्यात्तन्तम् विश्यात् विश्यात्तम् ध्यायेद्ध्यायेत्तम् विश्यात् विश्यात्तम् ध्यायेत् तम् ध्यायेद्ध्यायेत्तन्तम् ध्यायेच्छुचा शुचाध्यायेत्तन्तम् ध्यायेच्छुचा ध्यायेच्छुचा शुचाध्यायेद्ध्यायेच्छुचैवैव शुचाध्यायेद्ध्यायेच्छुचैव शुचैवैव शुचा शुचैवैनमेनमेव शुचा शुचैवैनम् एवैनमेनमेवैवैनमर्पयत्यर्पयत्येनमेवैवैनमर्पयति एनमर्पयत्यर्पयत्येनमेनमर्पयति अर्पयतीत्यर्पयति देवा वै वै देवा देवा वै यज्ञम् यज्ञम् वै देवा देवा वै यज्ञम् वै यज्ञम् यज्ञम् वै वै यज्ञमाग्नीध्र आग्नीध्रे यज्ञम् वै वै यज्ञमाग्नीध्रे यज्ञमाग्नीध्र आग्नीध्रे यज्ञम् यज्ञमाग्नीध्रे विव्याग्नीध्रे यज्ञम् यज्ञमाग्नीध्रे वि आग्नेध्रे विव्याग्नेध्र आग्नेध्रे व्यभजन्ता भजन्तव्याग्नेध्र आग्नेध्रे व्यभजन्ता आग्नेध्र इत्याग्नेध्रे व्यभजन्ता भजन्त विव्यभजन्त ततस्ततो भजन्त विव्यभजन्त ततः अभजन्त ततस्ततो भजन्ता भजन्त ततो यद्यत्ततो भजन्ता भजन्त ततो यत् ततो यद्यत्ततस्ततो यदत्यशिष्यतात्यशिष्यत यत्ततस्ततो यदत्यशिष्यत यदत्यशिष्यतात्यशिष्यत यद्यदत्यशिष्यत तत्तदत्यशिष्यत यद्यदत्यशिष्यत तत् अत्यशिष्यत तत्तदत्यशिष्यतात्यशिष्यत तदब्रुवन्न ब्रुवन् तदत्यशिष्यतात्यशिष्यत तदब्रुवन् अत्यशिष्यतेत्यदि अशिष्यत तदब्रुवन्न ब्रुवन् तत्तदब्रुवन् वसतु वसत्वब्रुवन् तत्तदब्रुवन् वसतु अब्रुवन् वसतु वसत्वब्रुवन्न ब्रुवन् वसतु नुनु वसत्वब्रुवन्न ब्रुवन् वसतु नु वसतु नुनु वसतु वसतु नुनो नो नु वसतु वसतु नुनः नुनो नो नुनु न इदमिदम् नो नुनु न इदम् न इदमिदन्नो न इदमिति चेदन्नो न इदमिति इदमिति चेदमिदमिति तत्तदि चेदमिदमिति तद् इति तत्तदिति जगद्वस देवरीणाम् वस देवरीणाम् तदिति जगद्वस देवरीणाम् तद्वस देवरीणाम् वस देवरीणाम् तत्तद्वस देवरीणाम् वस देवरित्वम् वस देवरित्वम् वस देवरीणाम् तत्तद्वस देवरीणाम् वस देवरित्वम् वस देवरीणाम् वस देवरित्वम् वस देवरित्वम् वस देवरीणाम् वस देवरीणाम् वस देवरित्वम् तस्मिग्रस्तस्मिन् वस देवरित्वम् वस देवरीणाम् वस देवरीणाम् वस देवरित्वम् तस्मिन् वस देवरित्वम् तस्मिग्रस्तस्मिन् वस देवरित्वम् वस देवरित्वम् तस्मिन् प्रातः प्रातस्तस्मिन् वस देवरित्वम् वस देवरित्वम् तस्मिन् प्रातः वस देवरित्वमिति वस देवरित्वम् तस्मिन् प्रातः प्रातस्तस्मिग्गुस्तस्मिन् प्रातर्नन प्रातस्तस्मिग्गुस्तस्मिन् प्रातर्न प्रातर्नन प्रातः प्रातर्न सकुंसन्न प्रातः प्रातर्नसम् न सकुंसन्न समशक्नुवन्न शक्नुवन् सन्न समशक्नुवन् समशक्नुवन्न शक्नुवन् सगो समशक्नुवन् तत्तदशक्नुवन् सगो समशक्नुवन् तद् अशक्नुवन् तत्तदशक्नुवन्न शक्नुवन् तदप्सोऽप्सु तदशक्नुवन्न शक्नुवन् तदप्सु तदप्सोऽप्सु तत्तदप्सु प्रप्राप्सु तत्तदप्सु प्र अप्सु प्रप्राप्सप्सु प्रावेशयन् नवेशयन् प्राप्सप्सु प्रावेशयन् अप्सीत्यभूसु प्रावेशयन् नवेशयन् प्रप्रावेशयन्तास्ता अवेशयन् प्रप्रावेशयन्ताः अवेशयन्तास्ता अवेशयन्नवेशयन्तावस देवरीर्वस देवरेस्ता अवेशयन्नवेशयन्तावस देवरीः तावस देवरीर्वस देवरेस्तास्तावस देवरीरभवन्नभवनुवस देवरेस्तास्तावस देवरीरभवन् वस देवरीरभवन्नभवनुवस देवरीर्वस देवरीरभवनुवस देवरीर्वस देवरीरभवनुवस देवरीर्वस देवरीरभवनुवस देवरीः अभवनवस देवरीर्वस देवरीरभवन्नभवनवस देवरीर्गृह्णाति गृह्णातिवस देवरीरभवन्नभवनवस देवरीर्गृह्णाति वस देवरीर्गृह्णाति गृह्णातिवस देवरीर्वस देवरीर्गृह्णाति यज्ञो यज्ञो गृह्णातिवस देवरीर्वस देवरीर्गृह्णाति यज्ञः गृह्णाति यज्ञो यज्ञो गृह्णाति गृह्णाति यज्ञो वै वै यज्ञो गृह्णाति गृह्णाति यज्ञो वै यज्ञो वै वै यज्ञो यज्ञो वै वस देवरीर्वस देवरेर्वै यज्ञो यज्ञो वै वस देवरीः वै वस देवरीर्वस देवरेर्वै वै वस देवरीर्यज्ञम् यज्ञम् वस देवरेर्वै वै वस देवरीर्यज्ञम् वस देवरीर्यज्ञम् यज्ञम् वस देवरीर्वस देवरीर्यज्ञमेवैव यज्ञम् वस देवरीर्वस देवरीर्यज्ञमेव यज्ञमेवैव यज्ञम् यज्ञमेवारभ्यारभ्यैव यज्ञम् यज्ञमेवारभ्य एवारभ्यारभ्यैवैवारभ्य गृहीत्वा गृहीत्वारभ्यैवैवारभ्य गृहीत्वा आरभ्य गृहीत्वा गृहीत्वारभ्यारभ्य गृहीत्वोपोपगृहीत्वारभ्यारभ्य गृहीत्वोप आरभ्येत्यारभ्य गृहीत्वोपोपगृहीत्वा गृहीत्वोपवसति वसत्युपगृहीत्वा गृहीत्वोपवसति उपवसति वसत्युपोपवसति यस्य यस्य वसत्युपोपवसति यस्य वसति यस्य यस्य वसति वसति यस्यागृहीता अगृहीता यस्य वसति वसति यस्यागृहीताः यस्यागृहीता अगृहीता यस्य यस्यागृहीता अभ्यभ्यगृहीता यस्य यस्यागृहीता अभि अगृहीता अभ्यभ्यगृहीता अगृहीता अभिनिम्रोजे एन्निम्रोजेदभ्यगृहीता अगृहीता अभिनिम्रोजे अभिनिम्रोजे एन्निम्रोजेदभ्यभिनिम्रोचेतनारब्धो नारब्धो निम्रोजेदभ्यभिनिम्रोचेतनारब्ध निम्रोचेतनारब्धो नारब्धो निम्रोजे एन्निम्रोचेतनारब्धो स्यास्यानारब्धो निम्रोजे एन्निम्रोचेतनारब्धो स्या निम्रोजेदिति निम्रोचेद् अनारब्धो स्यास्यानारब्धो नारब्धोऽस्य यज्ञो यज्ञोऽस्यानारब्धो नारब्धोऽस्य यज्ञः अनारब्ध इत्यनारब्धः अस्य यज्ञो यज्ञोऽस्यास्य यज्ञस्यात् स्याद्यज्ञोऽस्यास्य यज्ञस्यात् यज्ञस्याद्यज्ञो यज्ञस्याद्यज्ञम् यज्ञज्ञस्याद्यज्ञो यज्ञस्याद्यज्ञम् स्याद्यज्ञम् यज्ञज्ञस्यात् स्याद्यज्ञम् विवि यज्ञज्ञस्यात् स्याद्यज्ञम् वि यज्ञम् विवि यज्ञम् यज्ञम् विच्छिन्द्याच्छिन्द्याद्वियज्ञम् यज्ञम् विच्छिन्द्यात् विच्छिन्द्याच्छिन्द्याद्विविच्छिन्द्या ज्योतिष्याद्योतिष्याच्छिन्द्याद्विविच्छिन्द्याज्योतिष्याः छिन्द्याज्योतिष्या ज्योतिष्या छिन्द्याच्छिन्द्या ज्योतिष्या वा ज्योतिष्या छिन्द्याच्छिन्द्या ज्योतिष्या वा ज्योतिष्या वा ज्योतिष्या ज्योतिष्या वा गृह्णीयात् गृह्णीयात् वा ज्योतिष्या ज्योतिष्या वा गृह्णीयात् वा गृह्णीयात् गृह्णीयात् वा गृह्णीयाद्धिरण्यगोहिरण्यम् गृह्णीयात् वा गृह्णीयाद्धिरण्यम् गृह्णीयाद्धिरण्यगोहिरण्यम् गृह्णीयात् गृह्णीयाद्धिरण्यम् वा बाहिरण्यम् गृह्णीयात् गृह्णीयाद्धिरण्यम् वा हिरण्यम् वा बाहिरण्यगोहिरण्यम् वा वधाय वधाय बाहिरण्यगोहिरण्यम् वा वधाय वावधाय वधाय वावावधाय सशुक्राणामो सशुक्राणामवधाय वावावधाय सशुक्राणाम् अवधाय सशुक्राणागो सशुक्राणामवधाय वधाय सुशुक्राणामेवैव सशुक्राणामवधाय वधाय सुशुक्राणामेव अवधायेत्यवाधाय सशुक्राणामेवैव सशुक्राणागो सशुक्राणामेव गृह्णाति गृह्णात्येव सशुक्राणागो सशुक्राणामेव गृह्णाति सशुक्राणामिति सा शुक्राणाम् एव गृह्णाति गृह्णात्येवैव गृह्णाति यो यो गृह्णात्येवैव गृह्णाति यः गृह्णाति यो यो गृह्णाति गृह्णाति यो वा वायो गृह्णाति गृह्णाति यो वा यो वा वायो यो वा ब्राह्मणो ब्राह्मणो वायो यो वा ब्राह्मणः वा ब्राह्मणो ब्राह्मणो वा ब्राह्मणो बहुयादि बहुयादि ब्राह्मणो वा ब्राह्मणो बहुयादि ब्राह्मणो बहुयादि बहुयादि ब्राह्मणो ब्राह्मणो बहुयादि तस्य तस्य बहुयादि ब्राह्मणो ब्राह्मणो बहुयादि तस्य बहुयादि तस्य तस्य बहुयादि बहुयादि तस्य कुम्भ्यानाम् कुम्भ्यानाम् तस्य बहुयादि बहुयादि तस्य कुम्भ्यानाम् बहुयादीति बहुयादि तस्य कुम्भ्यानाम् कुम्भ्यानाम् तस्य तस्य कुम्भ्यानाम् गृह्णीयात् गृह्णीयात् कुम्भ्यानाम् तस्य तस्य कुम्भ्यानाम् गृह्णीयात् कुम्भ्यानाम् गृह्णीयात् गृह्णीयात् कुम्भ्यानाम् कुम्भ्यानाम् गृह्णीयात् स गृह्णीयात् कुम्भ्यानाम् कुम्भ्यानाम् गृह्णीयात् स गृह्णीयात् स गृह्णीयात् गृह्णीयात् स हि स गृह्णीयात् गृह्णीयात् स हि स हि स सहि गृहीतव सति वरीको गृहीतव सति वरीको हि स सहि गृहीतव सति वरीकः हि गृहीतव सति वरीको गृहीतव सति वरीको हि गृहीतव सति वरीको वसति वरीर्वसति वरीर्गृहीतव सति वरीको हि गृहीतव सति वरीको वसति वरीः गृहीतव सति वरीको वसति वरीर्वसति वरीर्गृहीतव सति वरीको गृहीतव सति वरीको वसति वरीर्गृह्णाति गृह्णाति वसति वरीर्गृहीतव सति वरीको गृहीतव सति वरीको वसति वरीर्गृह्णाति गृहीतव सति वरीक इति गृहीता वसति वरीकः वसति वरीर्गृह्णाति गृह्णाति वसति वरीर्वसति वरीर्गृह्णाति पशवः पशवो गृह्णाति वसति वरीर्वसति वरीर्गृह्णाति पशवः गृह्णाति पशवः पशवो गृह्णाति गृह्णाति पशवो वै वै पशवो गृह्णाति गृह्णाति पशवो वै पशवो वै वै पशवः पशवो वै वसति वरीर्वसति वरीर्वै पशवः पशवो वै वसति वरीः वै वसति वरीर्वसति वरीर्वै वै वसति वरीः पशून् पशून् वसति वरीर्वै वै वसति वरीः पशून् वसति वरीः पशून् पशून् वसति वरीर्वसति वरीः पशूनेवैव पशून् वसति वरीर्वसति वरीः पशूनेव पशूनेवैव पशून् पशूनेवारभ्यारभ्यैव पशून् पशूनेवारभ्य एवारभ्यारभ्यैवैवारभ्य गृहीत्वा गृहीत्वारभ्यैवैवारभ्य गृहीत्वा आरभ्य गृहीत्वा गृहीत्वारभ्यारभ्य गृहीत्वोपोपगृहीत्वारभ्यारभ्य गृहीत्वोप आरभ्येत्यारभ्य गृहीत्वोपोपगृहीत्वा गृहीत्वोपवसति वसत्युपगृहीत्वा गृहीत्वोपवसति उपवसति वसत्युपोपवसति यद्यद्वसत्युपोपवसति यत् वसति यद्यद्वसति वसति यदन्वीपमन्वीपम् यद्वसति वसति यदन्वीपम् यदन्वीपमन्वीपम् यद्यदन्वीपम् तिष्ठग्रस्तिष्ठन्नन्वीपम् यद्यदन्वीपम् तिष्ठन् अन्वीपम् तिष्ठग्रस्तिष्ठन्नन्वीपमन्वीपम् तिष्ठन् गृह्णीयात् गृह्णीयात् तिष्ठन्नन्वीपमन्वीपम् तिष्ठन् गृह्णीयात् तिष्ठन् गृह्णीयात् गृह्णीयात् तिष्ठग्रस्तिष्ठन् गृह्णीयान्निर्मार्गुगा निर्मार्गुगा गृह्णीयात् तिष्ठग्रस्तिष्ठन् गृह्णीयान्निर्मार्गुगाः गृह्णीयान्निर्मार्गुगा निर्मार्गुगा गृह्णीयान् गृह्णीयान्निर्मार्गुगा अस्यात् अस्मान् निर्मार्गुगा गृह्णीयात् गृह्णीयान्निर्मार्गुगा अस्मात् निर्मार्गुगा अस्मादस्मान् निर्मार्गुगा निर्मार्गुगा अस्मात् पशवः पशवो अस्मान् निर्मार्गुगा निर्मार्गुगा अस्मात् पशवः निर्मार्गुका इति निः मार्गुगाः अस्मात् पशवः पशवो अस्मादस्मात् पशवस्य स्युः पशवो अस्मादस्मात् पशवस्युः पशवस्य स्युः पशवः पशवस्युः प्रदीपम् प्रदीपग्रस्युः पशवः पशवस्युः प्रदीपम् स्युः प्रदीपम् प्रदीपग्रस्य स्युः प्रदीपम् तिष्ठग्रस्तिष्ठन् प्रदीपग्रस्य स्युः प्रदीपम् तिष्ठन् प्रदीपम् तिष्ठग्रस्तिष्ठन् प्रदीपम् प्रदीपम् तिष्ठन् गृह्णाति गृह्णाति तिष्ठन् प्रदीपम् प्रदीपम् तिष्ठन् गृह्णाति तिष्ठन् गृह्णाति गृह्णाति तिष्ठग्रस्तिष्ठन् गृह्णाति प्रतिरुध्य प्रतिरुध्य गृह्णाति तिष्ठग्रस्तिष्ठन् गृह्णाति प्रतिरुध्य गृह्णाति प्रतिरुध्य प्रतिरुध्य गृह्णाति गृह्णाति प्रतिरुध्यैवैव प्रतिरुध्य गृह्णाति गृह्णाति प्रतिरुध्यैव प्रतिरुध्यैवैव प्रतिरुध्य प्रतिरुध्यैवास्मा अस्मादेव प्रतिरुध्य प्रतिरुध्यैवास्मै प्रतिरुध्येति प्रतिरुध्य एवास्मा अस्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मा अस्मै पशून् गृह्णाति गृह्णाति पशूनस्मा अस्मै पशून् गृह्णाति पशून् गृह्णाति गृह्णाति पशून् पशून् गृह्णातीन्द्र इन्द्रो गृह्णाति पशून् पशून् गृह्णातीन्द्रः गृह्णातीन्द्र इन्द्रो गृह्णाति गृह्णातीन्द्रो वृत्रम् वृत्रमिन्द्रो गृह्णाति गृह्णातीन्द्रो वृत्रम् इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रो वृत्रमहन् वृत्रमहन्नहन् वृत्रम् वृत्रमहन् ससोऽहन् वृत्रम् वृत्रमहन् स अहन् ससोऽहन्नहन् सोऽपोपस्सोऽहन्नहन् सोप सोऽपोपस्सो अभ्यपस्सोऽपोभि अपोभ्याभ्यापोपोभ्यम् म्रियताम् म्रियताभ्यापोपोभ्यम् म्रियत अभ्यम् म्रियताम् म्रियताभ्या अभ्यम् म्रियतता सान्ता साम्रियताभ्या अभ्यम् म्रियतता साम् अम्रियतता सान्ता साम्रियताम् म्रियतता सायद्यत्ता साम्रियताम् म्रियतता सायत् तासायद्यत्ता सान्ता सायन्मेध्यम् मेध्यम् यत्ता सान्ता सायन्मेध्यम् यन्मेध्यम् मेध्यम् यद्यन्मेध्यम् यज्ञयम् यज्ञयम् मेध्यम् यद्यम् मेध्यम् यज्ञयम् मेध्यम् यज्ञयम् यज्ञयम् मेध्यम् मेध्यम् यज्ञयगोंसदेव गोंसदेवम् यज्ञयम् मेध्यम् मेध्यम् यज्ञयगोंसदेवम् यज्ञयगोंसदेव गोंसदेवम् यज्ञयम् यज्ञयगोंसदेवमासीदासीत्सदेवम् यज्ञयम् यज्ञयगोंसदेवमासीत् सदेवमासीदासीत् सदेव गोंसदेवमासीत्तत्तदासीत् सदेव गोंसदेवमासीत्तत् सदेवमिति सा देवम् आसीत्तत्तदासीदासीत्तदत्यधिकदासीदासीत्तदति तदत्यधितत्तदत्यमुच्यतामुच्यतादि तत्तदत्यमुच्यत अत्यमुच्यतामुच्यतात्यत्यमुच्यततास्ता अमुच्यतात्यत्यमुच्यतताः अमुच्यततास्ता अमुच्यतामुच्यतता वहन्तेर्वहन्तेस्ता अमुच्यतामुच्यतता वहन्तीः ता वहन्तेर्वहन्तेस्तास्ता वहन्तेरभवन्नभवन् वहन्तेस्तास्ता वहन्तेरभवन् वहन्तेरभवन्नभवन् वहन्तेर्वहन्तेरभवन् वहन्तेनाम् वहन्तेनाम् भवन् वहन्तेर्वहन्तेरभवन् वहन्तेनाम् अभवन् वहन्तेनाम् वहन्तेनाम् भवन्नभवन् वहन्तेनाम् गृह्णाति गृह्णाति वहन्तेनाम् भवन्नभवन् वहन्तेनाम् गृह्णाति वहन्तीनाम् गृह्णाति गृह्णाति वहन्तीनाम् वहन्तीनाम् गृह्णाति या या गृह्णाति वहन्तीनाम् वहन्तीनाम् गृह्णाति याः गृह्णाति या या गृह्णाति गृह्णाति या एवैव या गृह्णाति गृह्णाति या एव या एवैव या या एवमेध्या मेध्या एव या या एवमेध्याः एवमेध्या मेध्या एवैव मेध्या यज्ञया यज्ञया मेध्या एवैव मेध्या यज्ञयाः मेध्या यज्ञया यज्ञया मेध्या मेध्या यज्ञयाः सदेवाः सदेवा यज्ञया मेध्या मेध्या यज्ञयाः सदेवाः यज्ञयाः सदेवाः सदेवा यज्ञया यज्ञयाः सदेवा आप आपस्सदेवा यज्ञया यज्ञयाः सदेवा आपः सदेवा आप आपस्सदेवाः सदेवा आपस्ता सान्ता सामापस्सदेवाः सदेवा आपस्तासा सदेवा इति सा देवाः आपस्ता सान्ता सामाप आपस्तासामेवैव तासामाप आपस्तासामेव तासामेवैव तासान्तासामेव गृह्णाति गृह्णात्येव तासान्तासामेव गृह्णाति एव गृह्णाति गृह्णात्येवैव गृह्णाति नन गृह्णात्येवैव गृह्णाति न गृह्णाति नन गृह्णाति गृह्णाति नान्तमानन्तमान गृह्णाति गृह्णाति नान्तमाः नान्तमानन्तमाननान्तमा वहन्तेर्वहन्तेरन्तमाननान्तमा वहन्तीः अन्तमा वहन्तेर्वहन्तेरन्तमा अन्तमा वहन्तेरत्यति वहन्तेरन्तमा अन्तमा वहन्तेरति वहन्तेरत्यति वहन्तेर्वहन्तेरतीयादि यादति वहन्तेर्वहन्तेरतीयात् अतीयादि यादत्यति याद्यद्यदि यादत्यति याद्यद् याद्यद्यदि यादि याद्यदन्तमा अन्तमा यदि यादि याद्यदन्तमाः यदन्तमा अन्तमा यद्यदन्तमा वहन्तेर्वहन्तेरन्तमा यद्यदन्तमा वहन्तीः अन्तमा वहन्तेर्वहन्तेरन्तमा अन्तमा वहन्तेरतीयादतीयात् वहन्तेरन्तमा अन्तमा वहन्तेरतीयात् वहन्तेरतीयादतीयात् वहन्तेर्वहन्तेरतीयात् यज्ञम् यज्ञमतीयात् वहन्तेर्वहन्तेरतीयात् यज्ञम् अतीयाद्यज्ञम् यज्ञमदीयादतीयात् यज्ञमत्यति यज्ञमदीयादतीयात् यज्ञमति यज्ञमियादित्यतीयात् यज्ञमत्यति यज्ञम् यज्ञमति मन्येत मन्येतादि यज्ञम् यज्ञमति मन्येत अतिमन्येतमन्येतात्यतिमन्येतननमन्येतात्यतिमन्येतनमन्येतननमन्येतमन्येतनस्थावराणागुस्थावराणान्नमन्येतमन्येतनस्थावराणाम् अस्थावराणागुस्थावराणान्नस्थावराणा अङ्गृह्णीयाद् च सन्धौ गृह्णाति गृह्णाति सन्धौ च सन्धौ गृह्णाति सन्धौ गृह्णाति गृह्णाति सन्धौ सन्धौ गृह्णात्यहोरात्रयोर्गृह्णाति सन्धौ सन्धौ गृह्णात्यहोरात्रयोः सन्धाविति सन्धौ गृह्णात्यहोरात्रयोरहोरात्रयोर्गृह्णाति गृह्णात्यहोरात्रयोरेवैवाहोरात्रयोर्गृह्णाति गृह्णात्यहोरात्रयोरेव अहोरात्रयोरेवैवाहोरात्रयोरहोरात्रयोरेवास्मास्मा एवाहोरात्रयोरहोरात्रयोरेवास्मै अहोरात्रयोरित्यहः रात्रयोः एवास्मास्मा एवैवास्मै वर्णम् वर्णमस्मा एवैवास्मै वर्णम् अस्मै वर्णम् वर्णमस्मा अस्मै वर्णम् गृह्णाति गृह्णाति वर्णमस्मा अस्मै वर्णम् गृह्णाति वर्णम् गृह्णाति गृह्णाति वर्णम् वर्णम् गृह्णाति हविष्मतेर्हविष्मतेर्गृह्णाति वर्णम् वर्णम् गृह्णाति हविष्मतेः गृह्णाति हविष्मतेर्हविष्मतेर्गृह्णाति गृह्णाति हविष्मतेरिमा इमा हविष्मतेर्गृह्णाति गृह्णाति हविष्मतेरिमाः हविष्मतेरिमा इमा हविष्मतेर्हविष्मतेरिमा आप आप इमा हविष्मतेर्हविष्मतेरिमा आपः इमा आप आप इमा आप इदीत्याप इमा आप इति आप इदीत्याप आप इत्याहाहेत्याप आप इत्याह इत्याहाहेदीत्याह हविष्कृतानागो हविष्कृतानामाहेदीत्याह हविष्कृतानाम् आह हविष्कृतानागो हविष्कृतानामाह हविष्कृतानामेवैव हविष्कृतानामाह हविष्कृतानामेव हविष्कृतानामेवैव हविष्कृतानागो हविष्कृतानामेव मेव गृह्णाति गृह्णात्येव हविष्कृतानागो हविष्कृतानामेव गृह्णाति हविष्कृतानामिति हविः कृतानाम् एव गृह्णाति गृह्णात्येवैव गृह्णाति हविष्मान् हविष्मान् गृह्णात्येवैव गृह्णाति हविष्मान् गृह्णाति हविष्मान् हविष्मान् गृह्णाति गृह्णाति हविष्मागो अस्त्वस्तु हविष्मान् गृह्णाति गृह्णाति हविष्मागो अस्तु हविष्मागो अस्त्वस्तु हविष्मान् हविष्मागो अस्तु सूर्यसूर्यो अस्तु हविष्मान् हविष्मागो अस्तु सूर्यः अस्तु सूर्यसूर्यो अस्त्वस्तु सूर्य इति सूर्यो अस्त्वस्तु सूर्य इति सूर्य इति सूर्यसूर्य इत्याहाहेतसूर्यसूर्य इत्याह इत्याहाहेतीत्याहसशुक्राणागो सशुक्राणामाहेतीत्याहसशुक्राणाम् आहसशुक्राणागो सशुक्राणामाह हसशुक्राणामेवैव सशुक्राणामाह हसशुक्राणामेव सशुक्राणामेवैव सशुक्राणागो सशुक्राणामेव गृह्णाति गृह्णात्येव सशुक्राणागो सशुक्राणामेव गृह्णाति सशुक्राणामिति सा शुक्राणाम् एव गृह्णाति गृह्णात्येवैव गृह्णात्यनुष्टुभा निष्टुभा गृह्णात्येवैव गृह्णात्यनुष्टुभा गृह्णात्यनुष्टुभा निष्टुभा गृह्णाति गृह्णात्यनुष्टुभा गृह्णाति गृह्णात्यनुष्टुभा गृह्णाति गृह्णात्यनुष्टुभा गृह्णाति अनुष्टुभा गृह्णाति गृह्णात्यनुष्टुभा निष्टुभा गृह्णाति वाग्वाग् गृह्णात्यनुष्टुभा निष्टुभा गृह्णाति वाग् अनुष्टुभेत्यनोस्तुभा गृह्णाति वाग्वाग् गृह्णाति गृह्णाति वाग्वै वै वाग् गृह्णाति गृह्णाति वाग्वै वाग्वै वै वाग्वाग् वा अनुष्टुकनुष्टुग्वै वाग्वाग् वा अनुष्टुक वा अनुष्टुकनुष्टुग्वै वा अनुष्टुग्वाचा वाचानुष्टुग्वै वा अनुष्टुग्वाचा अनुष्टुग्वाचा वाचानुष्टुकनुष्टुग्वाचैवैव वाचानुष्टुकनुष्टुग्वाचैव अनुष्टुगित्यनोऽस्तुक वाचैवैव वाचा वाचैवैना एना एव वाचा वाचैवैना आह एवैना एना एवैवैनाः सर्वया सर्वयैना एवैवैनाः सर्वया एनाः सर्वया सर्वयैना एनाः सर्वया गृह्णाति गृह्णाति सर्वयैना एनाः सर्वया गृह्णाति सर्वया गृह्णाति गृह्णाति सर्वया सर्वया गृह्णाति चतुष्पदया चतुष्पदया गृह्णाति सर्वया सर्वया गृह्णाति चतुष्पदया गृह्णाति चतुष्पदया चतुष्पदया गृह्णाति गृह्णाति चतुष्पदयच्चर्चा चतुष्पदया गृह्णाति गृह्णाति चतुष्पदयच्चा चतुष्पदयच्चर्चा चतुष्पदया चतुष्पदयच्चा गृह्णाति गृह्णात्यर्चा चतुष्पदया चतुष्पदयर्चा गृह्णाति चतुष्पदयेति चतुः पदया अर्चा गृह्णाति गृह्णात्यर्चा गृह्णादित्रिस्त्रिर्गृह्णात्यर्चा गृह्णादित्रिः गृह्णादित्रिस्त्रिर्गृह्णाति गृह्णादित्रिस्सादैतसादैतित्रिर्गृह्णाति गृह्णादित्रिस्सादयति त्रिस्सादैतसादैतित्रिस्त्रिस्सादैति सप्तसप्तसादैतित्रिस्त्रिस्सादैति सप्त सादैति सप्त सप्तसादैति सादैति सप्तसमो समो सप्तसादैति सादैति सप्तसम् सप्तसमो समो सप्त सप्त सम्पद्यन्ते पद्यन्ते समो सप्त सप्त सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते समो सम्पद्यन्ते सप्तपदा सप्तपदा पद्यन्ते समो सम्पद्यन्ते सप्तपदा पद्यन्ते सप्तपदा सप्तपदा पद्यन्ते पद्यन्ते सप्तपदा शक्वरी शक्वरी सप्तपदा पद्यन्ते पद्यन्ते सप्तपदा शक्वरी सप्तपदा शक्वरी शक्वरी सप्तपदा सप्तपदा शक्वरी पशवः पशवः शक्वरी सप्तपदा सप्तपदा शक्वरी पशवः सप्तपदेति सप्तापदा शक्वरी पशवः पशवः शक्वरी शक्वरी पशवः शक्वरी शक्वरी पशवः शक्वरी शक्वरी पशवः शक्वरी पशवः शक्वरी शक्वरी पशवः पशवः शक्वरी पशून् पशून् शक्वरी पशवः पशवः शक्वरी पशून् शक्वरी पशून् पशून् शक्वरी शक्वरी पशूनेवैव पशून् शक्वरी शक्वरी पशूनेव पशूनेवैव पशून् पशूनेवावैव पशून् पशूनेवाव एवावैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे स्मा अस्मै रुन्धे वावरुन्धे स्मै रुन्धे स्मा अस्मै रुन्धे रुन्धे स्मै वै वा अस्मै रुन्धे रुन्धे स्मै वै अस्मै वै वा अस्मा अस्मै वै लोकाय लोकाय वा अस्मा अस्मै वै लोकाय वै लोकाय लोकाय वै वै लोकाय गारुहपत्यो गारुहपत्यो लोकाय वै वै लोकाय गारुहपत्यः लोकाय गारुहपत्यो गारुहपत्यो लोकाय लोकाय गारुहपत्य आ गारुहपत्यो लोकाय लोकाय गारुहपत्य आ गारुहपत्य आ गारुहपत्यो गारुहपत्य आधीयते धीयत आ गारुहपत्यो गारुहपत्य आधीयते गारुहपत्य इति गारुहपत्यः आधीयते धीयत आधीयते मुष्मा अमुष्मै धीयत आधीयते मुष्मै धीयते मुष्मा अमुष्मै धीयते धीयते मुष्मा आहवनीय आहवनीयो मुष्मै धीयते धीयते मुष्मा आहवनीयः अमुष्मा आहवनीय आहवनीयो मुष्मा अमुष्मा आहवनीयो यद्यदाहवनीयो मुष्मा अमुष्मा आहवनीयो यद् आहवनीयो यद्यदाहवनीय आहवनीयो यद्गार्हपत्ये गार्हपत्ये यदाहवनीय आहवनीयो यद्गार्हपत्ये आहवनीय इत्याहवनीयः यद्गार्हपत्ये गार्हपत्ये यद्यद्गार्हपत्य उपसादयेदुपसादयेद्गार्हपत्ये यद्यद्गार्हपत्य उपसादयेद् गार्हपत्य उपसादयेदुपसादयेद्गार्हपत्ये गार्हपत्य उपसादयेदस्मिन्नस्मिन्नुपसादयेद्गार्हपत्ये गार्हपत्य उपसादयेदस्मिन् गार्हपत्य इति गार्हपत्ये उपसादयेदस्मिन्नस्मिन्नुपसादयेदुपसादयेदस्मिन् लोके लोकेऽस्मिन्नुपसादयेदुपसादयेदस्मिन् लोके उपसादयेदित्युपसादयेद् अस्मिन् लोके लोकेऽस्मिन्नस्मिन् लोके पुषमान् पुषमान् लोकेऽस्मिन्नस्मिन् लोके पुषमान् लोके पुषमान् पुषमान् लोके लोके पुषमान् स्यात् स्यात् पुषमान् लोके लोके पुषमान् स्यात् पुषमान् स्यात् स्यात् पुषमान् पुषमान् स्याद्यद्यत् स्यात् पुषमान् पुषमान् स्याद्यत् पशुमानिति पशुमान् स्याद्यद्यत् स्यात् स्याद्यदाहवनीय आहवनीये यत् स्यात् स्याद्यदाहवनीये यदाहवनीय आहवनीये यद्यदाहवनीये मुष्मिन्नमुष्मिन्नाहवनीये यद्यदाहवनीये मुष्मिन्न आहवनीये मुष्मिन्नमुष्मिन्नाहवनीय आहवनीये मुष्मिन् लोके लोके मुष्मिन्नाहवनीय आहवनीये मुष्मिन् लोके आहवनीय इत्याहवनीये अमुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके पुषमान् पुषमान् लोके मुष्मिन्नमुष्मिन् लोके पुषमान् लोके पुषमान् पुषमान् लोके लोके पुषमान् स्यात् स्यात् पुषमान् लोके लोके पुषमान् स्यात् पुषमान् स्यात् स्यात् पुषमान् पुषमान् स्यादुभयोरुभयो स्यात् पुषमान् पुषमान् स्यादुभयो पशुमानिति पशुमान् स्यादुभयोरुभयो स्यात् स्यादुभयोरुपोपोभयो स्यात् स्यादुभयोरुप उभयोरुपोपोभयोरुभयोरुपसादयति सादयत्युपोभयोरुभयोरुपसादयति उपसादयति सादयत्युपोपसादयत्युभयोरुभयो सादयत्युपोपसादयत्युभयो सादयत्युभयोर्भयो सादयति सादयत्युभयोरेवैवोभयो सादयति सादयत्युभयोरेव उभयोरेवैवोभयोर्भयोरेवैनमेन एवोभयोर्भयोरेवैनम् एवैनमेनमेवैवैनम् लोकयोर्लोकयोरेनमेवैवैनम् लोकयोः एनम् लोकयोर्लोकयोरेनमेनम् लोकयोः पशुमन्तम् पशुमन्तम् लोकयोरेनमेनम् लोकयोः पशुमन्तम् लोकयोः पशुमन्तम् पशुमन्तम् लोकयोर्लोकयोः पशुमन्तम् करोति करोति पशुमन्तम् लोकयोर्लोकयोः पशुमन्तम् करोति पशुमन्तम् करोति करोति पशुमन्तम् पशुमन्तम् करोति सर्वतः सर्वतः करोति पशुमन्तम् पशुमन्तम् करोति सर्वतः पशुमन्तमिति पशुमन्तम् करोति सर्वतः सर्वतः करोति करोति सर्वतः परि परि सर्वतः करोति करोति सर्वतः परि सर्वतः पलिपलि सर्वतः सर्वतः परिहरति हरति पलि सर्वतः सर्वतः परिहरति परिहरति हरति परि परिहरति रक्षसा गोरक्षसा गोहरति परि परिहरति रक्षसाम् हरति रक्षसा गो रक्षसा गो हरति हरति रक्षसामपहत्या अपहत्यै रक्षसा गो हरति हरति रक्षसामपहत्यै रक्षसामपहत्या अपहत्यै रक्षसा गो रक्षसामपहत्या इन्द्राग्नयोरिन्द्राग्नयोरपहत्यै रक्षसा गो रक्षसामपहत्या इन्द्राग्नयोः अपहत्या इन्द्राग्नयोरिन्द्राग्नयोरपहत्या अपहत्या इन्द्राग्नयोर्भागधेयीर्भागधेयीरिन्द्राग्नयोरपहत्या अपहत्या इन्द्राग्नयोर्भागधेयीः अपहत्या विद्यपाहति इन्द्राग्नयोर्भागधेयीर्भागधेयीरिन्द्राग्नयोरिन्द्राग्नयोर्भागधेयीस्थस्थभागधेयीरिन्द्राग्नयोरिन्द्राग्नयोर्भागधेयीस्थ इन्द्राग्नयोरिति इन्द्रा अग्नयोः भागधेयीस्थस्थभागधेयीर्भागधेयीस्थेदीतिस्थभागधेयीर्भागधेयीस्थेदि भागधेयेरिति भागाधेयी स्थेदीतिस्थस्थेत्याहाहेतिस्थस्थेत्याह इत्याहाहेदीत्याह यथा यदुर्यथा यजुराहेदीत्याह यथा यजुः आह यथा यजुर्यथा यजुराहाह यथा यजुरेवैव यथा यजुराहाह यथा यजुरेव यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा यजुरेवैतत् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतदाग्नीध्र आग्नीध्र एतदेवैवैतदाग्नीध्रे एतदाग्नीध्र आग्नीध्र एतदेतदाग्नीध्र उपोपाग्नीध्र एतदेतदाग्नीध्र उप आग्नीध्र उपोपाग्नीध्र आग्नीध्र उपवासैति वासयत्युपाग्नीध्र आग्नीध्र उपवासैति आग्नीध्र इत्याग्नीध्रे उपवासयति वासयत्युपोपवासयत्येतदेतद्वासयत्युपोपवासयत्येतत् वासयत्येतदेतद्वासयति वासयत्येतद्वै वा एतद्वासयति वासयत्येतद्वै एतद्वै वा एतदेतद्वै यज्ञस्य यज्ञस्य वा एतदेतद्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्यापराजितमपराजितम् यज्ञस्य वै वै यज्ञस्यापराजितम् यज्ञस्यापराजितमपराजितम् यज्ञस्य यज्ञस्यापराजितम् यद्यदपराजितम् यज्ञस्य यज्ञस्यापराजितम् यत् अपराजितम् यद्यदपराजितमपराजितम् यदाग्नेध्रमाग्नेध्रम् यदपराजितमपराजितम् यदाग्नेध्रम् अपराजितमित्यपराजितम् यदाग्नेध्रमाग्नेध्रम् यद्यदाग्नेध्रम् यद्यदाग्नेध्रम् यद्यदाग्नेध्रम् यत् आग्नेध्रम् यद्यदाग्नेध्रमाग्नेध्रम् यदेवैव यदाग्नेध्रमाग्नेध्रम् यदेव आग्नेध्रमित्याग्नेध्रम् यदेवैव यद्यदेव यज्ञस्य यज्ञस्यैव यद्यदेव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्यापराजितमपराजितम् यज्ञस्यैवैव यज्ञस्यापराजितम् यज्ञस्यापराजितमपराजितम् यज्ञस्य यज्ञस्यापराजितम् तत्तदपराजितम् यज्ञस्य यज्ञस्यापराजितम् तद् अपराजितम् तत्तदपराजितमपराजितम् तदेवैव तदपराजितमपराजितम् तदेव अपराजितमित्यपराजितम् तदेवैव तत्तदेवैना एना एव तत्तदेवैना आह एवैना एना एवैवैना उपोपैना एवैवैना उप एना उपोपैना एना उपवासयति वासयत्युपैना एना उपवासयति उपवासयति वासयत्युपोपवासयति यतो यतो वासयत्युपोपवासयति यतः वासयति यतो यतो वासयति वासयति यतः खलु खलु यतो वासयति वासयति यतः खलु यतः खलु खलु यतो यतः खलु वै वै खलु यतो यतः खलु वै वै खलु खलु वै यज्ञस्य यज्ञस्य वै खलु खलु वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य विदधस्य विदधस्य यज्ञस्य वै वै यज्ञस्य विदधस्य यज्ञस्य विदधस्य विदधस्य यज्ञस्य यज्ञस्य विदधस्य न विदधस्य यज्ञस्य यज्ञस्य विदधस्य न विदधस्य न विदधस्य विदधस्य न क्रियते क्रियते न विदधस्य विदधस्य न क्रियते विदधस्येति विदधस्य न क्रियते क्रियते न क्रियते तत्तत् क्रियते न क्रियते तत् क्रियते तत्तत् क्रियते क्रियते तदन्वनु तत्क्रियते क्रियते तदनु तदन्वनु तत्तदनु यज्ञम् यज्ञमनु तत्तदनु यज्ञम् अनुयज्ञम् यज्ञमन्वनु यज्ञगोरक्षागुंसि रक्षागुंसि यज्ञमन्वनु यज्ञगोरक्षागुंसि यज्ञगोरक्षागुंसि रक्षागुंसि यज्ञम् यज्ञगोरक्षागुस्य वा वरक्षागुंसि यज्ञम् यज्ञगोरक्षागुस्य वा रक्षागुस्य वावलक्षागुंसि रक्षागुस्य वचरन्ति चरन्त्यवलक्षागुंसि रक्षागुस्य वचरन्ति अवचरन्ति चरन्त्यवावचरन्ति यद्यच्चरन्त्यवावचरन्ति यद् चरन्ति यद्यच्चरन्ति चरन्ति यद्वहन्तीनाम् वहन्तीनाम् यच्चरन्ति चरन्ति यद्वहन्तीनाम् यद्वहन्तीनाम् वहन्तीनाम् यद्यद्वहन्तीनाम् गृह्णाति गृह्णाति वहन्तीनाम् यद्यद्वहन्तीनाम् गृह्णाति अहन्तीनाम् गृह्णाति गृह्णाति वहन्तीनाम् वहन्तीनाम् गृह्णाति क्रियमाणम् क्रियमाणम् गृह्णाति वहन्तीनाम् वहन्तीनाम् गृह्णाति क्रियमाणम् गृह्णाति क्रियमाणम् क्रियमाणम् गृह्णाति गृह्णाति क्रियमाणमेवैव क्रियमाणम् गृह्णाति गृह्णाति क्रियमाणमेव क्रियमाणमेवैव क्रियमाणम् क्रियमाणमेव तत्तदेव क्रियमाणम् क्रियमाणमेव तत् एव तत्तदेवैव तद्यज्ञस्य यज्ञस्य तदेवैव तद्यज्ञस्य तद्यज्ञस्य यज्ञस्य तत्तद्यज्ञस्य शये शये यज्ञस्य तत्तद्यज्ञस्य शये यज्ञस्य शये शये यज्ञस्य यज्ञस्य शये रक्षसा गो रक्षसा गोशये यज्ञस्य यज्ञस्य शये रक्षसा शये रक्षसा गो रक्षसा गोशये शये रक्षसामनन्वचारायानन्वचाराय रक्षसा गोशये शये रक्षसामनन्वचाराय रक्षसामनन्वचारायानन्वचाराय रक्षसा गो रक्षसामनन्वचाराय ननानन्वचाराय रक्षसा गो रक्षसामनन्वचाराय न अनन्वचाराय ननानन्वचारायानन्वचाराय नहि आनन्दवचारायानन्वचाराय नहि अनन्वचारायेत्यननु अवचाराय नहि ननह्येता एता हि ननह्येता ह्येता एता हि ह्येता एलयन्त्येलयन्त्येता हि ह्येता एलयन्ति एता एलयन्त्येलयन्त्येता एता एलयन्त्येलयन्त्येता एता एलयन्त्य एलयन्त्येलयन्त्येलयन्त्या तृतीयसवनात् तृतीयसवनादेलयन्त्येलयन्त्या तृतीयसवनात् आतृतीयसवनात् तृतीयसवनादातृतीयसवनात् परितृतीयसवनादातृतीयसवनात् परि तृतीयसवनात् परिपरितृतीयसवनात् तृतीयसवनात् परिशेरे शेरे परितृतीयसवनात् तृतीयसवनात् परिशेरे तृतीयसवनादिति तृतीया सवनात् परिशेरे शेरे परिपरिशेरे यज्ञस्य यज्ञस्य शेरे परिपरिशेरे यज्ञस्य शेरे यज्ञस्य यज्ञस्य शेरे शेरे यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य शेरे शेरे यज्ञस्य सन्तत्यै यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्यै सन्तत्या इति सन्तत्यै ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति स वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति सः ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति स वदन्ति वदन्ति स तु स वदन्ति वदन्ति स तु स सत्त्वै वै तु स सत्त्वै त्वयि वैदुत्वा अध्वर्युरध्वर्युर्वैदुत्वा अध्वर्युः वा अध्वर्युरध्वर्युर्वै वा अध्वर्युस्यात् स्यादध्वर्युर्वै वा अध्वर्युस्यात् अध्वर्युस्यात् स्यादध्वर्युरध्वर्युस्याद्यो यस्यादध्वर्युरध्वर्युस्याद्यः स्याद्यो यस्याच्छाद्य स्वामगो सोमयस्याच्छाद्य स्वामम् यस्वामगो सोमय्यो यस्वामुपावहरन्नुपावहरन् सोमय्यो यस्वामुपावहरन् स्वामुपावहरन्नुपावहरन् स्वामगो सोमुपावहरन् सर्वाभ्यः सर्वाभ्य उपावहरन् स्वामगो सोमुपावहरन् सर्वाभ्यः उपावहरन् सर्वाभ्यः सर्वाभ्य उपावहरन्नुपावहरन् सर्वाभ्यो देवताभ्यो देवताभ्यः सर्वाभ्य उपावहरन्नुपावहरन् सर्वाभ्यो देवताभ्यः उपावहरन्नित्युपावहरन्नु सर्वाभ्यो देवताभ्यो देवताभ्यः सर्वाभ्यः सर्वाभ्यो देवताभ्य उपावहरेदुपावहरे देवताभ्यः सर्वाभ्यः सर्वाभ्यो देवताभ्य उपावहरेत् देवताभ्य उपावहरेदुपावहरे देवताभ्यो देवताभ्य उपावहरेदितीत्युपावहरे देवताभ्यो देवताभ्य उपावहरेदिति उपावहरेदिदित्युपावहरेदुपावहरेदिति हृदे हृद इत्युपावहरेदुपावहरेदिति हृदे उपावहरेदित्युपावहरे एद् इति हृदे हृद इति हृदे त्वा त्वा हृद इति हृदे त्वा हृदे त्वा त्वा हृदे हृदे त्वेति त्वा हृदे हृदे त्वेति त्वेति त्वा त्वेत्याहेदि त्वा त्वेत्याः इत्याहाहेतीत्याह मनुष्येभ्यो मनुष्येभ्य आहेतीत्याह मनुष्येभ्यः आह मनुष्येभ्यो मनुष्येभ्य आहाह मनुष्येभ्य एवैव मनुष्येभ्य आहाह मनुष्येभ्य एव मनुष्येभ्य एवैव मनुष्येभ्यो मनुष्येभ्य एवैतेनैतेनैव मनुष्येभ्यो मनुष्येभ्य एवैतेन एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति मनसे मनसे करोत्येतेनैतेन करोति मनसे करोति मनसे मनसे करोति करोति मनसे त्वा त्वा मनसे करोति करोति मनसे त्वा मनसे त्वा त्वा मनसे मनसे त्वेति त्वा मनसे मनसे त्वेति त्वेति त्वा त्वेत्याहेति त्वा त्वेत्याह इत्याहेतीत्याह पितृभ्यः पितृभ्य आहेतीत्याह पितृभ्यः आह पितृभ्यः पितृभ्य आहाः पितृभ्य एवैव पितृभ्य आहाः पितृभ्य एव पितृभ्य एवैव पितृभ्यः पितृभ्य एवैतेनैतेनैव पितृभ्यः पितृभ्य एवैतेन पितृभ्य इति पितृभ्यः एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति दिवे दिवे करोत्येतेनैतेन करोति दिवे करोति दिवे दिवे करोति करोति दिवे त्वा त्वा दिवे करोति करोति दिवे त्वा दिवे त्वा त्वा दिवे दिवे त्वा सूर्याय सूर्याय त्वा दिवे दिवे त्वा सूर्याय त्वा सूर्याय सूर्याय त्वा त्वा सूर्याय त्वा त्वा सूर्याय त्वा त्वा सूर्याय त्वा सूर्याय त्वा त्वा सूर्याय सूर्याय त्वेति त्वा सूर्याय सूर्याय त्वेति त्वेति त्वा त्वेत्याहेति त्वा त्वेत्याह इत्याहेतीत्याह देवेभ्यो देवेभ्य आहेतीत्याह देवेभ्यः आह देवेभ्यो देवेभ्य आहाः देवेभ्य एवैव देवेभ्य आहाः देवेभ्य एव देवेभ्य एवैव देवेभ्यो देवेभ्य एवैतेनैतेनैव देवेभ्यो देवेभ्य एवैतेन एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोत्येतावतीरेतावतीः करोत्येतेनैतेन करोत्येतावतीः करोत्येतावतीरेतावतीः करोति करोत्येतावतीर्वैव एतावतीः करोति करोत्येतावतीर्वै एतावतीर्वैव एतावतीरेतावतीर्वै देवता देवता वा एतावतीरेतावतीर्वै देवताः वै देवता देवता वै वै देवतास्ताभ्यस्ताभ्यो देवता वै वै देवतास्ताभ्यः देवतास्ताभ्यस्ताभ्यो देवता देवतास्ताभ्य एवैव ताभ्यो देवता देवतास्ताभ्य एव ताभ्य एवैव ताभ्यस्ताभ्य एवैनमेनमेव ताभ्यस्ताभ्य एवैनम् एवैनमेनमेवैवै नकुं सर्वाभ्यः सर्वाभ्य एनमेवैवै नकुं सर्वाभ्यः एनकुं सर्वाभ्यः सर्वाभ्य एनमेनकुं सर्वाभ्य उपावहरत्युपावहरति सर्वाभ्य एनमेनकुं सर्वाभ्य उपावहरति सर्वाभ्य उपावहरत्युपावहरति सर्वाभ्यः सर्वाभ्य उपावहरति पुरा पुरोपावहरति सर्वाभ्यः सर्वाभ्य उपावहरति पुरा उपावहरति पुरा पुरोपावहरत्युपावहरति पुरा वाचो वाचः पुरोपावहरत्युपावहरति पुरा वाचः उपावहरतीत्युपावहरति पुरा वाचो वाचः पुरा पुरा वाचः प्रवदितोः प्रवदितोर्वाचः पुरा पुरा वाचः प्रवदितोः वाचः प्रवदितोः प्रवदितोर्वाचो वाचः प्रवदितोः प्रातरणवाकम् प्रातरणवाकम् प्रवदितोर्वाचो वाचः प्रवदितोः प्रातरणवाकम् प्रवदितोः प्रातरणवाकम् प्रातरणवाकम् प्रवदितोः प्रवदितोः प्रातरणवाकमुपाकरोत्युपाकरोति प्रातरणवाकम् प्रवदितोः प्रवदितोः प्रातरणवाकमुपाकरोति प्रवदितोरिति प्रावदितोः प्रातरणवाकमुपाकरोत्युपाकरोति प्रातरणवाकम् प्रातरणवाकमुपाकरोति यावति यावत्युपाकरोति प्रातरणवाकम् प्रातरणवाकमुपाकरोति यावति प्रातरणवाकमिति प्रातः अनुवाकम् उपाकरोति यावति यावत्युपाकरोत्युपाकरोति यावत्येवैव यावत्युपाकरोत्युपाकरोति यावत्येव उपाकरोतीत्युपाकरोति यावत्येवैव यावति यावत्येव वाग्वागेव यावति यावत्येव वाग् एव वाग्वागेवैव वाक्तान्ताम् वागेवैव वाक्ताम् वाक्तान्ताम् वाग्वाक्तामवावताम् वाग्वाक्तामव तामवावतान्तामवरुन्धे रुन्धेवतान्तामवरुन्धे अवरुन्धे रुन्धे वावरुन्धे पोपो रुन्धे वावरुन्धेपः रुन्धे पो पो रुन्धे रुन्धे पोऽग्रे ग्रे पो रुन्धे रुन्धे पोऽग्रे अपोऽग्रे ग्रे पोऽपोऽग्रे भिव्याहरत्य भिव्याहरत्यग्रे पोऽपोऽग्रे भिव्याहरति अग्रे भिव्याहरत्य भिव्याहरत्यग्रे ग्रे भिव्याहरति यज्ञो यज्ञो भिव्याहरत्यग्रे ग्रे भिव्याहरति यज्ञः अभिव्याहरति यज्ञो यज्ञो भिव्याहरत्य भिव्याहरति यज्ञो वै वै यज्ञो भिव्याहरत्य भिव्याहरति यज्ञो वै अभिव्याहरतीत्यभिव्याहरति यज्ञो वै वै यज्ञो यज्ञो वा आप आपो वै यज्ञो यज्ञो वा आपः वा आप आपो वै वा आपो यज्ञम् यज्ञमापो वै वा आपो यज्ञम् आपो यज्ञम् यज्ञमाप आपो यज्ञमेवैव यज्ञमाप आपो यज्ञमेव यज्ञमेवैव यज्ञम् यज्ञमेवाभ्याभ्येव यज्ञम् यज्ञमेवाभि एवाभ्यभ्येवैवाभिवाचम् वाचमभ्येवैवाभिवाचम् अभिवाचम् वाचमभ्यभिवाचम् विविवाचमभ्यभिवाचम् वि वाचम् विविवाचम् वाचम् विसृजति सृजति विवाचम् वाचम् विसृजति विसृजति सृजति विसृजति सर्वाणि सर्वाणि सृजति विसृजति सर्वाणि सृजति सर्वाणि सर्वाणि सृजति सृजति सर्वाणि छन्दागुंसि छन्दागुंसि सर्वाणि सृजति सृजति सर्वाणि छन्दागुंसि सर्वाणि छन्दागुंसि छन्दागुंसि सर्वाणि सर्वाणि छन्दागुस्यन्वनु छन्दागुंसि सर्वाणि सर्वाणि छन्दागुस्यनु छन्दागुस्यन्वनु छन्दागुंसि छन्दागुस्यन्वाः छन्दागुंसि छन्दागुस्यन्वाः अन्वाहान्वन्वाः पशवः पशव आहान्वन्वाः पशवः आह पशवः पशव आहाः पशवो वै वै पशव आहाः पशवो वै पशवो वै वै पशवः पशवो वै छन्दागुंसि छन्दागुंसि वै पशवः पशवो वै छन्दागुंसि वै छन्दागुंसि छन्दागुंसि वै वै छन्दागुंसि पशून् पशून् छन्दागुंसि वै वै छन्दागुंसि पशून् छन्दागुंसि पशून् पशून् छन्दागुंसि छन्दागुंसि पशूनेवैव पशून् छन्दागुंसि छन्दागुंसि पशूनेव पशूनेवैव पशून् पशूनेवा वा वैव पशून् पशूनेवा वा एवा वा वै वैवावरुन्धे रुन्धे वै वैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे गायत्र्या गायत्र्या रुन्धे वावरुन्धे गायत्र्या रुन्धे गायत्र्या गायत्र्या रुन्धे रुन्धे गायत्र्या तेजस्कामस्य तेजस्कामस्य गायत्र्या रुन्धे रुन्धे गायत्र्या तेजस्कामस्य गायत्र्या तेजस्कामस्य तेजस्कामस्य गायत्र्या गायत्र्या तेजस्कामस्य परिपरि तेजस्कामस्य गायत्र्या गायत्र्या तेजस्कामस्य परि तेजस्कामस्य परिपरि तेजस्कामस्य तेजस्कामस्य परिदध्यात् दध्यात् परि तेजस्कामस्य तेजस्कामस्य परिदध्यात् तेजस्कामस्येति तेजः कामस्य परिदध्यात् दध्यात् परिपरिदध्यात् त्रिष्टुभा त्रिष्टुभा दध्यात् परिपरिदध्यात् त्रिष्टुभा दध्यात् त्रिष्टुभा त्रिष्टुभा दध्यात् दध्यात् त्रिष्टुभेन्द्रियकामस्येन्द्रियकामस्य त्रिष्टुभा दध्यात् दध्यात् त्रिष्टुभेन्द्रियकामस्य त्रिष्टुभेन्द्रियकामस्येन्द्रियकामस्य त्रिष्टुभा त्रिष्टुभेन्द्रियकामस्य जगत्या जगत्येन्द्रियकामस्य त्रिष्टुभा त्रिष्टुभेन्द्रियकामस्य जगत्या इन्द्रियकामस्य जगत्या जगत्येन्द्रियकामस्येन्द्रियकामस्य जगत्या पशुकामस्य पशुकामस्य जगत्येन्द्रियकामस्येन्द्रियकामस्य जगत्या पशुकामस्य इन्द्रियकामस्येति इन्द्रिया कामस्य जगत्या पशुकामस्य पशुकामस्य जगत्या जगत्या पशुकामस्यानुष्टुभानुष्टुभा पशुकामस्य जगत्या जगत्या पशुकामस्यानुष्टुभाः पशुकामस्यानुष्टुभानुष्टुभा पशुकामस्य पशुकामस्यानुष्टुभाः प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यानुष्टुभा पशुकामस्य पशुकामस्यानुष्टुभाः प्रतिष्ठाकामस्य पशुकामस्येति पशुकामस्य अनुष्टुभा प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यानुष्टुभानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या पङ्क्त्या प्रतिष्ठाकामस्यानुष्टुभानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या अनुष्टुभेद्यनोस्तुभा प्रतिष्ठाकामस्य पङ्क्त्या पङ्क्त्या प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य यज्ञकामस्य पङ्क्त्या प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य प्रतिष्ठाकामस्येति प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य यज्ञकामस्य पङ्क्त्या पङ्क्त्या यज्ञकामस्य विराजा विराजा यज्ञकामस्य पङ्क्त्या पङ्क्त्या यज्ञकामस्य विराजा यज्ञकामस्य विराजा विराजा यज्ञकामस्य यज्ञकामस्य विराजान्नकामस्यान्नकामस्य विराजा यज्ञकामस्य यज्ञकामस्य विराजान्नकामस्य यज्ञकामस्येति यज्ञकामस्य विराजान्नकामस्यान्नकामस्य विराजा विराजान्नकामस्य शृणोतु शृणोत्वन्नकामस्य विराजा विराजान्नकामस्य शृणोतु विराजेति विराजा अन्नकामस्य शृणोति शृणोत्पन्नकामस्यान्नकामस्य शृणोत्वग्निरग्निः शृणोत्पन्नकामस्यान्नकामस्य शृणोत्वग्निः अन्नकामस्येत्यन्नकामस्य शृणोत्वग्निरग्निः शृणोति शृणोत्वग्निः समिधा समिधाग्निः शृणोति शृणोत्वग्निः समिधाः अग्निः समिधा समिधाग्निरग्निः समिधाः वगोहवगो समिधाग्निरग्निः समिधाहवम् समिधाः वगोहवगो समिधा समिधाहवम् मे मे हवगो समिधा समिधाहवम् मे समिधेति संविधाः हवम् मे मे हवगो हवम् मयितीति मे हवगो हवम् मयिति मयितीति मे मयित्याहाहेति मे मयित्याह इत्याहाहेदीत्याह सवितृप्रसोदस्य पितृप्रसोद आहेदीत्याह सवितृप्रसोदः आह स पितृप्रसोदस्य पितृप्रसोद आहाह स पितृप्रसोद एवैव स पितृप्रसोद आहाह स पितृप्रसोद एव स पितृप्रसोद एवैव स पितृप्रसोदस्य पितृप्रसोद एव देवताभ्यो देवताभ्य एव स पितृप्रसोदस्य पितृप्रसोद एव देवताभ्यः सवितृप्रसोद इति स पितृप्रसोदः एव देवताभ्यो देवताभ्य एवैव देवताभ्यो निवेद्य निवेद्य देवताभ्य एवैव देवताभ्यो निवेद्य देवताभ्यो निवेद्य निवेद्य देवताभ्यो देवताभ्यो निवेद्यापोपो निवेद्य देवताभ्यो देवताभ्यो निवेद्यापः निवेद्यापोपो निवेद्य निवेद्यापोच्छाच्छापो निवेद्य निवेद्यापोच्छ निवेद्येति निवेद्य अवोच्छाच्छापोपोच्छैत्येत्यच्छापोपोच्छैति अच्छैत्येत्यच्छाच्छैत्यपोप एत्यच्छाच्छैत्यपः एत्यपोप एत्येत्यपदिश्येष्याप एत्येत्यपदिश्य अपदिश्येष्यापोपदिश्यहोतरहोदरिश्यापोपदिश्यहोदः इष्यहोदरहोदरिश्येष्यहोदरितीतिहोदरिश्येष्यहोदरिनि होदरितीतिहोदरहोदरित्याहाहेदिहोदरहोदरित्याः इत्याहाहेतीत्याहेषितमिषितमाहेदीत्याहेषितम् आहेषितमिषितमाहाहेषितगूहिषितमाहाहेषितगूहिषितगूहिषितमिषितगूहि कर्म कर्म हीषितमिषितगूहि कर्म हि कर्म कर्म हिः कर्म क्रियते क्रियते कर्म हिः कर्म क्रियते कर्म क्रियते क्रियते कर्म कर्म क्रियते मैत्रावरुणस्य मैत्रावरुणस्य क्रियते कर्म कर्म क्रियते मैत्रावरुणस्य क्रियते मैत्रावरुणस्य मैत्रावरुणस्य क्रियते क्रियते मैत्रावरुणस्य चमसाध्वर्यो चमसाध्वर्यो मैत्रावरुणस्य क्रियते क्रियते मैत्रावरुणस्य चमसाध्वर्यो मैत्रावरुणस्य चमसाध्वर्यो चमसाध्वर्यो मैत्रावरुणस्य मैत्रावरुणस्य चमसाध्वर्यवा चमसाध्वर्यो मैत्रावरुणस्य मैत्रावरुणस्य चमसाध्वर्यवा मैत्रावरुणस्येति मैत्रावरुणस्य चमसाध्वर्यवा चमसाध्वर्यो चमसाध्वर्यवाद्रवद्रवा चमसाध्वर्यो चमसाध्वर्यवाद्रवा चमसाध्वर्यमिति चमसा अध्वर्यो आद्रवद्रवाद्रवेति द्रवाद्रवेति द्रवेदीति द्रवद्रवेत्याहाहेति द्रवद्रवेत्याह इत्याहाहेदीत्याह मित्रावरुणौ मित्रावरुणावाहेदीत्याह मित्रावरुणौ वाह मित्रावरुणौ मित्रावरुणावाहाः मित्रावरुणौ वै वै मित्रावरुणावाहाः मित्रावरुणौ वै मित्रावरुणौ वै वै मित्रावरुणौ मित्रावरुणौ वा अपामपां वै मित्रावरुणौ मित्रावरुणौ वा अपां मित्रावरुणाविति मित्रावरुणौ वा अपामपां वै वा अपान् नेतारौ नेतारावपां वै वा अपान् नेतारौ अपान्नेतारौ नेतारावपामपान्नेतारौ ताभ्यान्ताभ्यान्नेतारावपामपान्नेतारौताभ्याम् नेतारौताभ्यान्ताभ्यान्नेतारौ नेतारौताभ्यामेवैव ताभ्यान्नेतारौ नेतारौताभ्यामेव ताभ्यामेवैव ताभ्यान्ताभ्यामेवैना एना एव ताभ्यान्ताभ्यामेवैनाः एवैना एना एवैवैना अच्छार्च्छैना एवैवैना अच्छ एना अच्छार्च्छैना एना अच्छैत्येत्यच्छैना एना अच्छैति अच्छैत्येत्यच्छार्च्छैति देवीर्देवीरेत्यच्छार्च्छैति देवीः एति देवीर्देवीरेत्येति देवीराप आपो देवीरेत्येति देवीरापः देवीराप आपो देवीर्देवीरापो अपामपामापो देवीर्देवीरापो अपाम् आपो अपामपामाप आपो अपान्नपान्नपादपामाप आपो अपान्नपात् अपान्नपान्नपादपामपान्नपादितीतनपादपामपान्नपादिति न पादितीतनपान्नपादित्याहाहेतनपान्नपादित्याः इत्याहाहेतीत्याहाहुत्याहुत्याहेतीत्याहाहुत्या आहाहुत्याहुत्याहाहाहुत्यैवैवाहुत्याहाहुत्यैव आहुत्यैवैवाहुत्याहुत्यैवैना एना एवाहुत्याहुत्यैवीना आहुत्येत्याहुत्याहुत्यैवैना एना एवैवैना निष्क्रिय निष्क्रियैना एवैवैना निष्क्रिय एना निष्क्रिय निष्क्रियैना एना निष्क्रिय गृह्णाति गृह्णाति निष्क्रियैना एना निष्क्रिय गृह्णाति निष्क्रिय गृह्णाति गृह्णाति निष्क्रिय निष्क्रिय गृह्णात्यथो अथो गृह्णाति निष्क्रिय निष्क्रिय गृह्णात्यथो निष्क्रियेति निःक्रिय गृह्णात्यथो अथो गृह्णाति गृह्णात्यथो हविष्कृतानागो हविष्कृतानामथो गृह्णाति गृह्णात्यथो हविष्कृतानाम् अथो हविष्कृतानागो हविष्कृतानामथो अथो हविष्कृतानामेवैव हविष्कृतानामथो अथो हविष्कृतानामेव अथो इत्यथो हविष्कृतानामेवैव हविष्कृतानागो हविष्कृतानामेवाभिकृतानामभिकृतानामेव हविष्कृतानागो हविष्कृतानामेवाभिकृतानाम् हविष्कृतानामिति हविः कृतानाम् एवाभिकृतानामभिकृतानामेवैवाभिकृतानाम् गृह्णाति गृह्णात्यभिकृतानामेवैवाभिकृतानाम् गृह्णाति अभिकृतानाम् गृह्णाति गृह्णात्यभिकृतानामभिकृतानाम् गृह्णाति कार्यग्रह्णात्यभिकृतानामभिकृतानाम् गृह्णाति कारुषिः अभिकृतानामित्यभिकृतानाम् गृह्णातिकारुषिकारुषिगृह्णाति गृह्णातिकारुषिरस्य शिकारुषिगृह्णाति गृह्णातिकारुषिरसि कारुषिरस्य शिकारुषिकारुषिरसीदीत्यशिकारुषिकारुषिरसीति असीदीत्यस्य सीत्याहाहेत्यस्य सीत्याह इत्याहाहेतीत्याह शमलघोशमलमाहेतीत्याह शमलम् आह शमलघोशमलमाहाह शमलमेवैव शमलमाहाह शमलमेव शमलमेवैव शमलघो शमलमेवासामासामेव शमलघो शमलमेवासाम् एवासामासामेवैवासामपापासामेवैवासामप आसामपापासामासामपप्लावयति प्लावयत्यपासामासामपप्लावयति अपप्लावयति प्लावयत्यपापप्लावयति समुद्रस्य समुद्रस्य प्लावयत्यपापप्लावयति समुद्रस्य प्लावयति समुद्रस्य समुद्रस्य प्लावयति प्लावयति समुद्रस्य वोवः समुद्रस्य प्लावयति प्लावयति समुद्रस्य वः समुद्रस्य वोवः समुद्रस्य समुद्रस्य वोक्षित्या अक्षित्यैव समुद्रस्य समुद्रस्य वोक्षित्यै वोक्षित्या अक्षित्यै वोवोक्षित्या उदुदक्षित्यै वोवोक्षित्या उदु अक्षित्या उदुदक्षित्या अक्षित्या उन्नयेन य उदक्षित्या अक्षित्या उन्नये उन्नयेन य उदुन्नय इतीतन य उदुन्नय इति नय इतीतनयेन य इत्याहाहेतनयेन य इत्याह इत्याहाहेदीत्याह तस्मात् तस्मादाहेदीत्याह तस्मात् आह तस्मात् तस्मादाहाह तस्मादद्यमाना अद्यमानास्तस्मादाहाह तस्मादद्यमानाः तस्मादद्यमाना अद्यमानास्तस्मात् तस्मादद्यमानाः पीयमानाः पीयमाना अद्यमानास्तस्मात् तस्मादद्यमानाः पीयमानाः अद्यमानाः पीयमानाः पीयमाना अद्यमाना अद्यमानाः पीयमाना आप आपः पीयमाना अद्यमाना अद्यमानाः पीयमाना आपः पीयमाना आप आपः पीयमानाः पीयमाना आपो ननापः पीयमानाः पीयमाना आपो न आपो ननाप आपो न क्षीयन्ते क्षीयन्ते नाप आपो न क्षीयन्ते न क्षीयन्ते क्षीयन्ते न न क्षीयन्ते योनिर्योनिः क्षीयन्ते न न क्षीयन्ते योनिः क्षीयन्ते यो निर्योनिः क्षीयन्ते क्षीयन्ते यो निर्वै वैयोनिः क्षीयन्ते क्षीयन्ते यो निर्वै यो निर्वै वैयो निर्यो निर्वै यज्ञस्य यज्ञस्य वैयो निर्यो निर्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य चात्वालम् चात्वालम् यज्ञस्य वै वै यज्ञस्य चात्वालम् यज्ञस्य चात्वालम् चात्वालम् यज्ञस्य यज्ञस्य चात्वालम् यज्ञो यज्ञश्चात्वालम् यज्ञस्य यज्ञस्य चात्वालम् यज्ञः चात्वारम् यज्ञो यज्ञश्चात्वारम् चात्वारम् यज्ञो वसदेवरेर्वसदेवरेर्यज्ञश्चात्वारम् चात्वारम् यज्ञो वसदेवरेः यज्ञो वसदेवरेर्वसदेवरेर्यज्ञो यज्ञो वसदेवरेरुः ऋचमसमोहोदृचमसम् वसदेवरेर्यज्ञो यज्ञो वसदेवरेरुः ऋचमसम् वसदेवरेरुहोदृचमसमोहोदृचमसम् वसदेवरेर्वसदेवरेरुहोदृचमसम् चहोदृचमसम् वसदेवरेर्वसदेवरेरुहोदृचमसम् च होतृचमसञ्चत होतृचमसमोहोतृचमसम् च मैत्रावरुणचमसम् मयीत्रावरुणचमसम् च होतृचमसमोहोतृचमसम् च मैत्रावरुणचमसम् होतृचमसमिति होतृचमसम्

अतिरात्रो यजुर्वदनुवदमिजुरतिरात्रोऽतिरात्रो यजुर्वदन्नो अतिरात्र इत्यति रात्रः यजुर्वदनुवदमिजुर्यजुर्वदन् प्रप्रवदनयजुर्यजुर्वदन् प्रवदन् प्रप्रवदनुवदन् प्रपद्यते पद्यते प्रवदनुवदन् प्रपद्यते प्रप्रवद्यते यज्ञक्रतूनाम् यज्ञक्रतूनाम् पद्यते प्रप्रवद्यते यज्ञक्रतूनाम् पद्यते यज्ञक्रतूनाम् यज्ञक्रतूनाम् पद्यते पद्यते यज्ञक्रतूनाम् व्यावृत्यै व्यावृत्यै यज्ञक्रतूनाम् पद्यते पद्यते यज्ञक्रतूनाम् व्यावृत्यै यज्ञक्रतूनाम् व्यावृत्यै व्यावृत्यै यज्ञक्रतूनाम् यज्ञक्रतूनाम् व्यावृत्यै यज्ञक्रतूनामिति यज्ञाक्रतूनाम् व्यावृत्या इति वि आवृत्यै देवस्य त्वा देवस्य देवस्य त्वा सवितुः सवितुस्त्वा देवस्य देवस्य त्वा सवितुः त्वा सवितुस्व विदुस्त्वारात्मा सवितुः प्रसवे प्रसवे सवितुस्त्वारात्मा सवितुः प्रसवे सवितुः प्रसवे प्रसवे सवितुस्व विदुः प्रसव इति प्रसवे सवितुः सवितुः प्रसव इति प्रसव इति प्रसवे प्रसव इति ग्रावाणम् ग्रावाणमिति प्रसवे प्रसव इति ग्रावाणम् इति कवैतिप्रासवे इति ग्रावाणम् ग्रावाणमिति ग्रावाणमा ग्रावाणमिति ग्रावाणमा ग्रावाणमाग्रावाणम् ग्रावाणमादत्ते दत्त आग्रावाणम् ग्रावाणमादत्ते आदत्ते दत्त आदत्ते प्रसूत्यै प्रसूत्यै दत्त आदत्ते प्रसूत्यै दत्ते प्रसूत्यै प्रसूत्यै दत्ते दत्ते प्रसूत्याश्विना अश्विनाः प्रसूत्यै दत्ते दत्ते प्रसूत्या अश्विनाः प्रसूत्याश्विनोरश्विनोः प्रसूत्यै प्रसूत्याश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोः प्रसूत्यै प्रसूत्याश्विनोर्बाहुभ्याम् प्रसूत्या इति प्रासूत्यै अश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यामिति बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यामिति बाहुभ्यामिति बाहुभ्याम् बाहुभ्यामित्याह हेति बाहुभ्याम् बाहुभ्यामित्याह बाहुभ्यामिति बाहुभ्याम् इत्याह हेतीत्याहाश्विनावश्विना वाहेतीत्याहाश्विनौ आहाश्विनावश्विनावाहाश्विनौ हि ह्यश्विनावाहाश्विनौ हि अश्विनौ हि ह्यश्विनावश्विनौ हि देवानाम् देवाना गुह्यश्विनावश्विनौ हि देवानाम् हि देवानाम् देवानागुंहिः देवानामध्वर्यो अध्वर्यो देवानागुंहिः देवानामध्वर्यो देवानामध्वर्यो अध्वर्यो देवानाम् देवानामध्वर्यो आस्तामास्तामध्वर्यो देवानाम् देवानामध्वर्यो आस्ताम् अध्वर्यो आस्तामास्तामध्वर्यो अध्वर्यो आस्ताम् पोष्णः पोष्ण आस्तामध्वर्यो अध्वर्यो आस्ताम् पोष्णः अध्वर्यो इत्यध्वर्यो आस्ताम् पूष्णः पूष्ण आस्तामास्ताम् पूष्णोहस्ताभ्यागुहस्ताभ्याम् पूष्णास्तामास्ताम् पूष्णोहस्ताभ्याम् पूष्णोहस्ताभ्यागुहस्ताभ्याम् पूष्णः पूष्णोहस्ताभ्यामिति हस्ताभ्याम् पूष्णः पूष्णोहस्ताभ्यामिति हस्ताभ्यामिति देहस्ताभ्यागोहस्ताभ्यामित्याहाहे देहस्ताभ्यागोहस्ताभ्यामित्याह इत्याहाहेदीत्याहयत्यै इत्याहाहेदीत्याहयत्यै आहयत्यै इत्याहाहयत्यै पशवः पशवो इत्याहाहयत्यै पशवः यत्यै पशवः पशवो यत्यै यत्यै पशवो वै वै पशवो यत्यै यत्यै पशवो वै पशवो वै वै पशवः पशवो वै सोमः सोमो वै पशवः पशवो वै सोमः वै सोमः सोमो वै वै सोमो अव्यानो व्यानः सोमो वै वै सोमो अव्यानः सोमो अव्यानो व्यानः सोमः सोमो अव्यान उपागुंश समन उपागुंश समनोऽव्यानः सोमः सोमो अव्यान उपागुंश समनः व्यान उपागुंश समन उपागुंश समनोऽव्यानो व्यान उपागुंश समनो यद्यदुपागुंश समनोऽव्यानो व्यान उपागुंश समनो यत् व्यानदिति अनः उपागुंश समनो यद्यदुपागुंश समन उपागुंश समनो यदुपागुंश समनमुपागुंश समनम् यदुपागुंश समन उपागुंश समनो यदुपागुंश समनम् उपागुंश समन इत्युपागुंशो समनः यदुपागुंश समनमुपागुंश समनम् यद्यदुपागुंश समनमभ्या अभ्युपागुंश समनम् यद्यदुपागुंश समनमभि उपागुंशसवनमभ्युपागुंशसवनमुपागुंशसवनमभिमीते उपागुंशसवनमित्युपागुंशो सवनम् अभिमीतेभ्यभिमीतेव्यानम् यानम् निमीतेभ्यभिमीतेव्यानम् निमीतेव्यानम् यानम् निमीतेमीतेव्यानमेवैव व्यानम् निमीतेमीतेव्यानमेव यानमेवैव व्यानम् यानमेव पशुषु पशुष्वेव व्यानम् यानमेव पशुषु यानमिति वि अनम् एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधातीन्द्रायेन्द्राय दधाति पशुषु पशुषु दधातीन्द्राय दधातीन्द्रायेन्द्राय दधाति दधातीन्द्रायत्वात्त्वेन्द्राय दधाति दधातीन्द्रायत्वा इन्द्रायत्वात्त्वेन्द्रायेन्द्रायत्वेन्द्रायेन्द्रायत्वेन्द्रायत्वेन्द्रायत्वात्त्वेन्द्रायेन्द्रायत्वेन्द्रायत्वात्त्वेन्द्रायेन्द्रायत्वेति मिमीतेन्द्रायेन्द्रायमिमीतेन्द्रायहीन्द्रायमिमीतेन्द्रायहि सोमः सोमो हीन्द्रायेन्द्राय हि सोमः हि सोमः सोमो हि सोम आह्रियत आह्रियते सोमो हि सोम आह्रियते सोम आह्रियत आह्रियते सोमः सोम आह्रियते पञ्च पञ्चाह्रियते सोमः सोम आह्रियते पञ्च आह्रियते पञ्च पञ्चाह्रियत आह्रियते पञ्चकृत्वः कृत्वः पञ्चाह्रियत आह्रियते पञ्चकृत्वः आह्रियत इत्याह्रियते पञ्चकृत्वः कृत्वः पञ्च पञ्चकृत्वो यदुषा यदुषा कृत्वः पञ्च पञ्चकृत्वो यदुषा कृत्वो यदुषा यदुषा कृत्वः कृत्वो यदुषा मिमीते मिमीते यदुषा कृत्वः कृत्वो यदुषा मिमीते यदुषा मिमीते मिमीते यदुषा यदुषा मिमीते पञ्चाक्षरा पञ्चाक्षरा मिमीते यदुषा यदुषा मिमीते पञ्चाक्षरा मिमीते पञ्चाक्षरा पञ्चाक्षरा मिमीते मिमीते पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा मिमीते मिमीते पञ्चाक्षरा पङ्क्ति पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पान्तः पान्तः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पान्तः पञ्चाक्षरेति पञ्च अक्षरा पङ्क्तिः पान्तः पान्तः पङ्क्तिः पङ्क्तिः पान्तो यज्ञो यज्ञः पान्तः पङ्क्तिः पङ्क्तिः पान्तो यज्ञः पान्तो यज्ञो यज्ञः पान्तः पान्तो यज्ञो यज्ञं यज्ञं यज्ञः पान्तः पान्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेवावैव यज्ञं यज्ञमेव एवावावैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे पञ्च पञ्च रुन्धे वावरुन्धे पञ्च रुन्धे पञ्च पञ्च रुन्धे रुन्धे पञ्चकृत्वः कृत्वः पञ्च रुन्धे रुन्धे पञ्चकृत्वः पञ्चकृत्वः कृत्वः पञ्च पञ्चकृत्वस्तूष्णीम् तूष्णीम् कृत्वः पञ्च पञ्चकृत्वस्तूष्णीम् कृत्वस्तूष्णीम् तूष्णीम् कृत्वः कृत्वस्तूष्णीम् दश दश तूष्णीम् कृत्वः कृत्वस्तूष्णीम् दश तूष्णीम् दश दश तूष्णीम् तूष्णीम् दश सकोसम् दश तूष्णीम् तूष्णीम् दशसम् दश सकोसम् दश दश सम्पद्यन्ते पद्यन्ते सम् दश दश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सकोम् सम्पद्यन्ते दशाक्षरा दशाक्षरा पद्यन्ते सकोम् सम्पद्यन्ते दशाक्षरा पद्यन्ते दशाक्षरा दशाक्षरा पद्यन्ते पद्यन्ते दशाक्षरा विराट् विराट् दशाक्षरा पद्यन्ते पद्यन्ते दशाक्षरा विराट् दशाक्षरा विराट् विराट् दशाक्षरा दशाक्षरा विराडन्नमन्नम् विराट् दशाक्षरा दशाक्षरा विराडन्नम् दशाक्षरेति दश अक्षरा विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडिति विराट् अन्नम् विराट् विराडन्नमन्नम् विराट् विराजा विराजा विराडन्नमन्नम् विराट् विराजा विराट् विराजा विराजा विराट् विराट् विराजैवैव विराजा विराट् विराट् विराजैव विराडिति विराट् विराजैवैव विराजा विराजैवान्नाद्यमन्नाद्यमेव विराजा विराजैवान्नाद्यम् विराजेति वि राजा एवान्नाद्यमन्नाद्यमेवैवान्नाद्यमवान्नाद्यमेवैवान्नाद्यमव अन्नाद्यमवान्नाद्यमन्नाद्यमवृन्धे रन्धेवान्नाद्यमन्नाद्यमवृन्धे अन्नाद्यमित्यन्ना अद्यम् अवृन्धे रन्धे वावृन्धे श्वात्रा श्वात्रा रन्धे वावृन्धे श्वात्राः रन्धे श्वात्रा श्वात्रा रन्धे रन्धे श्वात्रास्थस्थ श्वात्रा रन्धे रन्धे श्वात्रास्थ श्वात्रास्थस्थ श्वात्रा श्वात्रास्थ वृत्रधुरो वृत्रधुरस्थ श्वात्रा श्वात्रास्थ वृत्रधुरः स्थवृत्रधुरो वृत्रधुरस्थस्थ वृत्रधुर इति वृत्रधुरस्थस्थ वृत्रधुर इति वृत्रधुर इति वृत्रधुर वृत्रधुर इत्याह हेति वृत्रधुरो वृत्रधुर इत्याह वृत्रधुर इति वृत्राधुरः इत्याह हेति इत्याहैष एष आहेति इत्याहैषः आहैष एष आहाहैष वै वा एष आहाहैष वै एष वै वा एष एष वा अपामपाम् वा एष एष वा अपाम् वा अपामपाम् वै वा अपागुं सोमपीथः सोमपीथोपाम् वै वा अपागुं सोमपीथः अपागुं सोमपीथः सोमपीथोपामपागुं सोमपीथो यो यः सोमपीथोपामपागुं सोमपीथो यः सोमपीथो यो यः सोमपीथः सोमपीथो य एवमेवं यः सोमपीथः सोमपीथो य एवम् सोमपीथ इति सोमापीथः य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदनन वेदैवमेवं वेदन वेदनन वेद वेदनाप्स्वप्सुन वेद वेदनाप्सु नाप्स्वप्सुननाप्स्वार्तिमार्तिमप्सुननाप्स्वार्तिम् अप्स्वार्तिमार्तिमप्स्वप्स्वार्तिमार्तिमप्स्वप्स्वार्तिमा अप्सि च भूषु आर्तिमार्तिमार्तिमार्च्छत्युच्छत्यार्तिमार्तिमार्च्छति आर्च्छत्युच्छत्यार्च्छति यद्यदृच्छत्यार्च्छति यद् अर्च्छति यद्यदृच्छत्युच्छति यत्ते ते यदृच्छत्युच्छति यत्ते यत्ते ते यद्यत्ते सोम सोमते यद्यत्ते सोम ते सोम सोमते ते सोमदिवि दिवि सोमते ते सोमदिवि सोमदिवि दिवि सोम सोमदिवि ज्योतिर्ज्योतिर्दिवि सोम सोमदिवि ज्योतिः दिवि ज्योतिर्ज्योतिर्दिवि दिवि ज्योतिरिति ज्योतिर्दिवि दिवि ज्योतिरिति ज्योतिरिति ज्योतिर्ज्योतिरित्याह हेतज्योतिर्ज्योतिरित्याह इत्याहेदीत्याहैभ्य एभ्य आहेदीत्याहैभ्यः आहैभ्य एभ्य आहाहैभ्य एवैवैभ्य आहाहैभ्य एव एभ्य एवैवैभ्य एभ्य एवैनमेनमेवैभ्य एभ्य एवैनम् एवैनमेनमेवैवैनम् लोकेभ्यो लोकेभ्य एनमेवैवैनम् लोकेभ्यः एनम् लोकेभ्यो लोकेभ्य एनमेनम् लोकेभ्यः सकुंसन् लोकेभ्य एनमेनम् लोकेभ्यः सम् लोकेभ्यः सकुंसन् लोकेभ्यो लोकेभ्यः सम्भरति भरति संलोकेभ्यो लोकेभ्यः सम्भरति सम्भरति भरति सकुंसम् भरति सोम स्वोमो भरति सकुंसम् भरति सोमः भरति सोम स्वोमो भरति भरति सोमो वै वै सोमो भरति भरति सोमो वै सोमो वै वै सोम स्वोमो वै राजा राजा वै सोम स्वोमो वै राजा वै राजा राजा वै राजा दिशो दिशो राजा वै राजा दिशः राजादिशो दिशो राजा राजादिशोऽभ्यभिदिशो राजा राजादिशोभि दिशोऽभ्यभिदिशो दिशोऽभ्यध्यायदध्यायदभिदिशो दिशोऽभ्यध्यायत् अभ्यध्यायदध्यायदभ्या अभ्यध्यायत्सोऽध्यायदभ्याभ्यध्यायत्स अध्यायत्सोऽध्यायदध्यायत्स दिशो दिशस्वध्यायदध्यायत्स दिशः सदिशो दिशस्व सदिशोऽन्वदिशस्व सदिशोनु दिशोऽन्वन दिशो दिशोन प्राणदिशो दिशोन प्रा अनप्रप्राण्वन प्राविशद विशत्प्राण्वन प्राविशत् प्राविशद विशत्प्रप्राविशत्प्राक् प्रागविशत्प्रप्राविशत्प्राग अविशत्प्राक् प्रागविशद विशत्प्रागपाकपाक् प्रागविशद विशत्प्रागपाक् प्रागपाकपाक् प्राक् प्रागपागुदगुदगपाक् प्राक् प्रागपागुदगु अपागुदगुदगपागपागुदगधरागधरागुदगपागपागुदगधराग उदगधरागधरागुदगुदगधरागितीत्यधरागुदगुदगधरागिति अधरागितीत्यधरागधरागित्याहाहेत्यधरागधरागित्याह इत्याहाहेदीत्याह दिभ्यो दिभ्य आहेदीत्याह दिभ्य आह दिभ्यो दिभ्य आहाह दिभ्य एवैव दिभ्य आहाह दिभ्य एव दिभ्य एवैव दिभ्यो दिभ्य एवैनमेनमेव दिभ्यो दिभ्य एवैनम् दिभ्य इति दिग्भ्यः एवैनमेनमेवैवैनकुंसकुंसमेनमेवैवैनकुंसम् एनकुंसकुंसमेनमेनकुंसम् भरति भरति समेनमेनकुंसम् भरति सम्भरति भरति सकुंसम् भरत्यथो अथो भरति सकुंसम् भरत्यथो भरत्यथो अथो भरति भरत्यथो दिशो दिशोऽथो भरति भरत्यथो दिशः अथो दिशो दिशोऽथो अथो दिश एवैव दिशोऽथो अथो दिश एव अथो इत्यथो दिश एवैव दिशो दिश एवास्मा अस्मा एव दिशो दिश एवास्मै एवास्मा अस्मा एवैवास्मा अवावा अस्मा एवैवास्मा अव अस्मा अवावा अस्मा अस्मा अवरुन्धे रुन्धे वा अस्मा अस्मा अवरुन्धे अवरुन्धे रुन्धे वावरुन्धेऽम्बाम्बरुन्धे वावरुन्धेऽम्ब रुन्धेऽम्बाम्बरुन्धे रुन्धेऽम्बनिन्यम्बरुन्धे रुन्धेऽम्बनि अम्बनिन्यम्बाम्बनिश्वरस्वरन्यम्बाम्बनिश्वर निश्वरस्वरनिनिश्वरेदीति स्वरनिनिश्वरेदि स्वरेदीति स्वरस्वरेत्याह हेतिस्वरस्वरेत्याह इत्याह हेदीत्याह कामुकाः कामुका आहेदीत्याह कामुकाः आह कामुकाः कामुका आहाः कामुका एनमेनम् कामुका आहाः कामुका एनम् कामुका एनमेनम् कामुकाः कामुका एन गुस्त्रियस्त्रिय एनम् कामुकाः कामुका एन गुस्त्रियः एन गुस्त्रियस्त्रिय एनमेन गुस्त्रियो भवन्ति भवन्ति स्त्रिय एनमेन गुस्त्रियो भवन्ति स्त्रियो भवन्ति भवन्ति स्त्रियस्त्रियो भवन्ति यो यो भवन्ति स्त्रियस्त्रियो भवन्ति यः भवन्ति यो यो भवन्ति भवन्ति य एवमेवं यो भवन्ति भवन्ति य एवम् य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद यद्यद्वेदैवमेवं वेदयत् वेद यद्यद्वेद वेदयत्ते ते यद्वेद वेदयत्ते यत्ते ते यद्यत्ते सोम सोम ते यद्यत्ते सोम ते सोम सोम ते ते सोमादाभ्यमदाभ्यगो सोम ते ते सोमादाभ्यम् सोमादाभ्यमदाभ्यगुं सोम सोमादाभ्यन्नाम नामादाभ्यगुं सोम सोमादाभ्यन्नाम अदाभ्यन्नाम नामादाभ्यमदाभ्यन्नाम जागृवि जागृविनामादाभ्यमदाभ्यन्नाम जागृवि नाम जागृवि जागृविनाम नाम जागृवीतीति जागृविनाम नाम जागृवीति जागृवीतीति जागृवि जागृवीत्याह हेति जागृवि जागृवीत्याह ीत्याहैष एष आहेदीत्याहैषः आहैष एष आहाहैष वै वा एष आहाहैष वै एष वै वा एष वै सोमस्य सोमस्य वा एष वै सोमस्य वै सोमस्य सोमस्य वै वै सोमस्य सोमपीथः सोमपीथः सोमस्य वै वै सोमस्य सोमपीथः सोमस्य सोमपीथः सोमपीथः सोमस्य सोमस्य सोमपीथो यो यः सोमपीथः सोमस्य सोमस्य सोमपीथो यः स्वामपीठो यो यः स्वामपीठः स्वामपीठो य एवमेवं यः स्वामपीठः स्वामपीठो य एवम् स्वामपीठ इति स्वामापीठः एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदनन वेदैवमेवं वेदन वेदनन वेद वेदन सौम्यागो सौम्यान्न वेद वेदन सौम्याम् सौम्यागो सौम्यान्न सौम्यामास्तिमात्यो सौम्यान्न सौम्यामात्रिम् सौम्यामात्यमात्यगो सौम्यागो सौम्यामात्यमात्यगो सौम्यागो सौम्यामात्यमा आर्तिमार्तिमार्तिमार्च्छन्त्युर्च्छन्त्यार्तिमार्तिमार्च्छति आर्च्छत्युर्च्छति चार्च्छति घ्नन्त्युर्च्छत्यार्च्छति घ्नन्ति अर्च्छति घ्नन्ति घ्नन्त्युर्च्छत्युर्च्छति घ्नन्ति वै वै घ्नन्त्युर्च्छत्युर्च्छति घ्नन्ति वै घ्नन्ति वै वै घ्नन्ति घ्नन्ति वा एतदेतत् वै घ्नन्ति घ्नन्ति वा एतत् वा एतदेतद्वै वा एतत् सोमगो सोममेतद्वै वा एतत् सोमम् एतत् सोमगो सोममेतदेतत् सोमं यद्यत् सोममेतदेतत् सोमं यद् सोमं यद्यत् सोमगो सोमं यदभिषुण्वन्त्यभिषुण्वन्ति यत् सोमगो सोमं यदभिषुण्वन्ति यदभिषुण्वन्त्यभिषुण्वन्ति यद्यदभिषुण्वन्त्यगुंशूनगुंशूनभिषुण्वन्ति यद्यदभिषुण्वन्त्यगुंशून अभिषुण्वन्त्यगुंशूनगुंशूनभिषुण्वन्त्यभिषुण्वन्त्यगुंशून पापागुंशूनभिषुण्वन्त्यभिषुण्वन्त्यगुंशूनप अभिषुण्वन्त्येत्यभि सुन्वन्ति अगुंशोनपापागुंशोनगुंशोनपगृह्णाति गृह्णात्यपागुंशोनगुंशोनपगृह्णाति अपगृह्णातिगृह्णात्यपापगृह्णादित्रायतेत्रायते गृह्णात्यपापगृह्णादित्रायते गृह्णादित्रायतेत्रायते गृह्णादिगृह्णादित्रायत एवैव त्रायते गृह्णादिगृह्णादित्रायत एव त्रायत एवैव त्रायतेत्रायत एवैनमेनमेव त्रायतेत्रायत एवैनम् एवैनमेनमेवैवैनम् प्राणाः प्राण एनमेवैवैनम् प्राणाः एनम् प्राणाः प्राण एनमेनम् प्राणा वै वै प्राण एनमेनम् प्राणा वै प्राणा वै वै प्राणाः प्राणा वा अगुंशवोऽगुंशवो वै प्राणाः प्राणा वा अगुंशवः प्राणा इति प्राणाः वा अगुंशवोऽगुंशवो वै वा अगुंशवः पशवः पशवोऽगुंशवो वै वा अगुंशवः पशवः अगुंशवः पशवः पशवोऽगुंशवोऽगुंशवः पशवः सोमः सोमः पशवोऽगुंशवोऽगुंशवः पशवः सोमः पशवः स्वामः स्वामः पशवः पशवः स्वामोगुंशो नगुंशोन् स्वामः पशवः पशवः स्वामोगुंशोन् स्वामोगुंशो नगुंशोन् स्वामः स्वामोगुंशोन् पुनः पुनरगुंशोन् स्वामः स्वामोगुंशोन् पुनः अगुंशोन् पुनः पुनरगुंशोन् अगुंशोन् पुनरप्यभिपुनरगुंशोन् अगुंशोन् पुनरपि पुनरप्यभिपुनः पुनरपि सृजति सृजत्यपि पुनः पुनरपि सृजति अभिसृजति सृजत्यप्यपि सृजति प्राणान् प्राणान् सृजत्यप्यपि सृजति प्राणान् सृजति प्राणान् प्राणान् सृजति सृजति प्राणानेवैव प्राणान् सृजति सृजति प्राणानेव प्राणानेवैव प्राणान् प्राणानेव पशुषु पशुष्वेव प्राणान् प्राणानेव पशुषु प्राणानिति प्राणान् एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधाति द्वौ द्वौ द्वौ द्वौ दधाति पशुषु पशुषु दधाति द्वौ द्वौ दधाति द्वौ द्वौ द्वौ द्वौ दधाति दधाति द्वौ द्वावप्यपि द्वौ द्वौ दधाति दधाति द्वौ द्वावपि द्वौ द्वावप्यपि द्वौ द्वौ द्वौ द्वावपि सृजति सृजत्यपि द्वौ द्वौ द्वौ द्वावपि सृजति द्वौ द्वाभिति द्वौ द्वौ अपि सृजति सृजत्यप्यपि सृजति तस्मात् तस्मात् सृजत्यप्यपि सृजति तस्मात् सृजति तस्मात् तस्मात् सृजति सृजति तस्मात् द्वौ द्वौ द्वौ द्वौ तस्मात् सृजति सृजति तस्मात् द्वौ द्वौ तस्मात् द्वौ द्वौ द्वौ द्वौ तस्मात् तस्मात् द्वौ द्वौ प्राणाः प्राणात् द्वौ द्वौ तस्मात् तस्मात् द्वौ द्वौ प्राणाः द्वौ द्वौ प्राणाः प्राणात् द्वौ द्वौ द्वौ द्वौ प्राणाः द्वौ द्वाभिधि द्वौ द्वौ प्राणा इति प्राणाः प्राणो वै वै प्राणः प्राणो वा एष वै प्राणः प्राणो वा एषः प्राण इति प्राणः वा एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यद् पागुंशुरु पागुंशुर्यदेश एष यद् पागुंशुः यद् पागुंशुरु पागुंशुर्यद्यद् पागुंशुर्यद्यद् पागुंशुर्यद्यद् पागुंशुर्यत् पागुंशुर्यद्यद् पागुंशुरु पागुंशुर्यद् पागुष्वग्राः उपागुष्वग्रा यद् पागुंशुरु पागुंशुर्यद् पागुष्वग्राः उपागुंशुरित्युपागुंशुः यद् पागुष्वग्रा उपागुष्वग्रा यद्यद् पागुष्वग्राग्रहाग्रह उपागुष्वग्रा यद्यद् पागुष्वग्राग्रहाः उपागुष्वग्राग्रहाग्रह उपागुष्वग्रा उपागुष्वग्राग्रह गृह्यन्ते गृह्यन्ते ग्रह उपागुष्वग्रा उपागुष्वग्राग्रह गृह्यन्ते उपागुष्वग्रा इत्युपागुंशु अग्रह ग्रह गृह्यन्ते गृह्यन्ते ग्रहाग्रह गृह्यन्ते प्राणम् प्राणम् गृह्यन्ते ग्रहाग्रह गृह्यन्ते प्राणम् गृह्यन्ते प्राणम् प्राणम् गृह्यन्ते गृह्यन्ते प्राणमेवैव प्राणम् गृह्यन्ते गृह्यन्ते प्राणमेव प्राणमेवैव प्राणम् प्राणमेवान्वन्मेव प्राणम् प्राणमेवानु प्राणमिति प्राणम् एवान्वन् वेवैवानुप्रप्राण्वेवैवानुप्र अनुप्रप्राण्वनुप्रयन्तयन्ति प्राण्वनुप्रयन्ति प्रयन्तयन्ति प्रप्रयन्ति ऋणोरुणोयन्ति प्रप्रयन्ति ऋणः ऋणो ऋणोयन्तयन्ति ऋणोहः ऋणोयन्तयन्ति ऋणोः अरुणोहः ऋणो ऋणोः स्म स्मः ऋणो ऋणोः स्म हस्म स्मः हस्माः हस्मः हस्माः स्वाहा स्म स्माः उपवेशिरौपवेशिराः स्म स्माः उपवेशिः आहौपवेशिरौपवेशिराः उपवेशः प्रातःसवने प्रातःसवन औपवेशिराः उपवेशः प्रातःसवने औपवेशः प्रातःसवने प्रातःसवन औपवेशिरौपवेशः प्रातःसवन एवैव प्रातःसवन औपवेशिरौपवेशः प्रातःसवन एव औपवेशिरित्यौपवेशिः प्रातःसवन एवैव प्रातःसवने प्रातःसवन एवाहमहमेव प्रातःसवने प्रातःसवन एवाहम् प्रातःसवन इति प्रातः सवने एवाहमहमेवैवाहम् यज्ञम् यज्ञमहमेवैवाहम् यज्ञम् अहम् यज्ञम् यज्ञमहमहम् यज्ञकोंसकोंसम् यज्ञमहमहम् यज्ञकोंसम् यज्ञकोंसकोंसम् यज्ञम् यज्ञकोंसर्गु स्थापयामि स्थापयामि संयज्ञम् यज्ञकोंसर्गु स्थापयामि सर्गु स्थापयामि स्थापयामि सकोंसर्गु स्थापयामि तेन तेन स्थापयामि सकोंसर्गु स्थापयामि तेन स्थापयामि तेन तेन स्थापयामि स्थापयामि तेन ततस्ततस्तेन स्थापयामि स्थापयामि तेन ततः तेन ततस्ततस्तेन तेन ततः सर्गुस्थितेन सर्गुस्थितेन ततस्तेन तेन ततः सर्गुस्थितेन ततः सर्गुस्थितेन सर्गुस्थितेन ततस्ततः सर्गुस्थितेन चलामि चलामि सर्गुस्थितेन ततस्ततः सर्गुस्थितेन चलामि सर्गुस्थितेन चलामि चलामि सर्गुस्थितेन सर्गुस्थितेन चलामीति चलामि सर्गुस्थितेन सर्गुस्थितेन चलामीति सर्गस्थितेनेति संस्थितेन च चरामीति चरामि चरामीत्यष्टावष्टामिति चरामि चरामीत्यष्टौ इत्यष्टावष्टामिदीत्यष्टौ कृत्वा कृत्वाष्टामिदीत्यष्टौ कृत्वा अष्टौ कृत्वा कृत्वाष्टावष्टौ कृत्वोऽग्रे ग्रे कृत्वाष्टावष्टौ कृत्वोऽग्रे कृत्वोऽग्रे ग्रे कृत्वा कृत्वोऽग्रेभ्यभ्यग्रे कृत्वा कृत्वोऽग्रेभि अग्रेभ्यभ्यग्रे ग्रे विष्णोति शृणोत्यभ्यग्रे ग्रे विष्णोति अभिष्णोति शृणोत्यभ्यभिष्णोत्यष्टाक्षराष्टाक्षरासुनोत्यभ्यभिष्णोत्यष्टाक्षराः सुनोत्यष्टाक्षराष्टाक्षरासुनोतिसुनोत्यष्टाक्षरा गायत्री गायत्र्यष्टाक्षरासुनोतिसुनोत्यष्टाक्षरा गायत्री अष्टाक्षरा गायत्री गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रम् गायत्रम् गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रम् अष्टाक्षरेत्यष्टाक्षरा गायत्री गायत्रम् गायत्रम् गायत्री गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनम् गायत्रम् गायत्री गायत्री गायत्रम् प्रातःसवनम् गायत्रम् प्रातःसवनम् प्रातःसवनम् गायत्रम् गायत्रम् प्रातःसवनम् प्रातःसवनम् प्रातःसवनम् प्रातःसवनमिति प्रातः सवनम् प्रातःसवनमेवैव प्रातःसवनम् प्रातःसवनमेव तेन तेनैव प्रातःसवनम् प्रातःसवनमेव तेन प्रातःसवनमिति प्रातः सवनम् एव तेन तेनैवैव तेनाप्नोत्याप्नोति तेनैवैव तेनाप्नोति तेनाप्नोत्याप्नोति तेन तेनाप्नोत्येकादशीकादशाप्नोति तेन तेनाप्नोत्येकादश आप्नोत्येकादशीकादशाप्नोत्याप्नोत्येकादश कृत्वः कृत्वा एकादशाप्नोत्याप्नोत्येकादश कृत्वः एकादश कृत्वः कृत्वा एकादशीकादश कृत्वो द्वितीयम् द्वितीयम् कृत्वा एकादशीकादश कृत्वो द्वितीयम् कृत्वो द्वितीयम् द्वितीयम् कृत्वः कृत्वो द्वितीयमेकादशाक्षर एकादशाक्षरा द्वितीयम् कृत्वः कृत्वो द्वितीयमेकादशाक्षरा द्वितीयमेकादशाक्षर एकादशाक्षरा द्वितीयम् द्वितीयमेकादशाक्षरा त्रिष्टुप्तुष्टुभेकादशाक्षरा द्वितीयम् द्वितीयमेकादशाक्षरा त्रिष्टुभु एकादशाक्षरात्तिष्ठुप्तिष्ठुभेकादशाक्षरैकादशाक्षरात्तिष्ठुत्रैष्टुभन्द्रैष्टुभन्तिष्ठुभेकादशाक्षरैकादशाक्षरात्तिष्ठुत्रैष्टुभम् एकादशाक्षरेत्येकादशाक्षरात्तिष्ठुत्रैष्टुभन्द्रैष्टुभन्तिष्ठुत्रैष्टुभम् माध्यन्दिनम् माध्यन्दिनम् त्रैष्टुभन्तिष्ठुभन्तिष्ठुत्रैष्टुभम् माध्यन्दिनम् त्रैष्टुभम् माध्यन्दिनम् माध्यन्दिनम् त्रैष्टुभम् त्रैष्टुभम् माध्यन्दिनकोसवनकोसवनम् माध्यन्दिनम् त्रैष्टुभम् त्रैष्टुभम् माध्यन्दिनकोसवनम् माध्यन्दिनकोसवनकोसवनम् माध्यन्दिनम् माध्यन्दिनकोसवनम् माध्यन्दिनम् माध्यन्दिनकोसवनम् माध्यन्दिनम् माध्यन्दिनकोसवनम् माध्यन्दिनम् सवनम् माध्यन्दिनम् माध्यन्दिनकोसवनकोसवनम् माध्यन्दिनमेवैव माध्यन्दिनकोसवनकोसवनम् माध्यन्दिनमेव माध्यन्दिनमेवैव माध्यन्दिनम् माध्यन्दिनमेव सवनकोसवनमेव माध्यन्दिनम् माध्यन्दिनमेव सवनम् एव सवनकोसवनमेवैव सवनन्तेन तेन सवनमेवैव सवनन्तेन सवनन्तेन तेन सवनकोसवनन्तेनाप्नोत्याप्नोति तेन सवनकोसवनन्तेनाप्नोति तेनाप्नोत्याप्नोति तेन तेनाप्नोति द्वादश द्वादशाप्नोति तेन तेनाप्नोति द्वादश आप्नोति द्वादश द्वादशाप्नोत्याप्नोति द्वादश कृत्वः कृत्वो द्वादशाप्नोत्याप्नोति द्वादश कृत्वः द्वादश कृत्वः कृत्वो द्वादश द्वादश कृत्वस्तृतीयम् तृतीयम् कृत्वो द्वादश द्वादश कृत्वस्तृतीयम् कृत्वस्तृतीयम् तृतीयम् कृत्वः कृत्वस्तृतीयम् द्वादशाक्षरा द्वादशाक्षरा तृतीयम् कृत्वः कृत्वस्तृतीयम् द्वादशाक्षरा तृतीयम् द्वादशाक्षरा द्वादशाक्षरा तृतीयम् तृतीयम् द्वादशाक्षरा जगति जगति द्वादशाक्षरा तृतीयम् तृतीयम् द्वादशाक्षरा जगति द्वादशाक्षरा जगति जगति द्वादशाक्षरा द्वादशाक्षरा जगति जागतम् जागतम् जगति द्वादशाक्षरा द्वादशाक्षरा जगति जागतम् द्वादशाक्षरेति द्वादशाक्षरा जगति जागतम् जागतम् जगति जगति जागतम् तृतीयसवनम् तृतीयसवनम् जागतम् जगति जगति जागतम् तृतीयसवनम् जागतम् तृतीयसवनम् तृतीयसवनम् जागतम् जागतम् तृतीयसवनम् तृतीयसवनम् तृतीयसवनम् तृतीयसवनमिवनम् तृतीयसवनमेवैव तृतीयसवनम् तृतीयसवनमेव तेन तेनैव तृतीयसवनम् तृतीयसवनमेव तेन तृतीयसवनमिति तृतीयासवनम् एव तेन तेनैवैव तेनाप्नोत्याप्नोति तेनैवैव तेनाप्नोति येनाप्नोत्याप्नोति तेन तेनाप्नोत्येतामेतामाप्नोति तेन तेनाप्नोत्येताम् आप्नोत्येतामेतामाप्नोत्याप्नोत्येता गुह हैतामाप्नोत्याप्नोत्येता गुह एता गुह हैतामेता गुह वाव हैतामेता गुह वाव हवाव वावः हवावसस वावः हवावसः वावस स वाव वावस यज्ञस्य यज्ञस्य स वाव वावस यज्ञस्य स यज्ञस्य यज्ञस्य स यज्ञस्य सद्गुष्ठितिगुं सद्गुष्ठितिं यज्ञस्य स यज्ञस्य सद्गुष्ठितिम् यज्ञस्य सद्गुष्ठितिगुं सद्गुष्ठितिं यज्ञस्य यज्ञस्य सद्गुष्ठितिमुवाचो वाच सद्गुष्ठितिं यज्ञस्य यज्ञस्य सद्गुष्ठितिमुवाच सद्गुष्ठितिमुवाचो वाच सद्गुष्ठितिगुं सद्गुष्ठितिमुवाचा स्कन्दायास्कन्दायो वाच सद्गुष्ठितिगुं सद्गुष्ठितिमुवाचा स्कन्दाय सद्गुष्ठितिमिति संस्थितिम् उवाचास्कन्दायास्कन्दायो वाचो वाचास्कन्दायास्कन्नमस्कन्नमस्कन्दायो वाचो वाचास्कन्दायास्कन्नम् अस्कन्दायास्कन्नमस्कन्नमस्कन्दायास्कन्दायास्कन्नगोहिह्यस्कन्नमस्कन्दायास्कन्दायास्कन्नगोहि अस्कन्नगोहिह्यस्कन्नमस्कन्नगोहितत्तद्ध्यस्कन्नमस्कन्नगोहि तद्ध्यस्कन्नमस्कन्नगोहितद्धिहितद्यद्यत्तद्धिहितद्यद् तद्यद्यत्तद्यज्ञस्य यज्ञस्य यत्तत्तद्यज्ञस्य यद्यज्ञस्य यज्ञस्य यद्यद्यज्ञस्य सद्गुष्ठितस्य सद्गुष्ठितस्य यज्ञस्य यद्यद्यज्ञस्य सद्गुष्ठितस्य यज्ञस्य सद्गुष्ठितस्य सद्गुष्ठितस्य यज्ञस्य यज्ञस्य सद्गुष्ठितस्य स्कन्दति स्कन्दति सद्गुष्ठितस्य यज्ञस्य यज्ञस्य सद्गुष्ठितस्य स्कन्दति सद्गुष्ठितस्य स्कन्दति स्कन्दति सद्गुष्ठितस्य सद्गुष्ठितस्य स्कन्दत्यथो अथो स्कन्दति सद्गुष्ठितस्य सद्गुष्ठितस्य स्कन्दत्यथो सद्गुष्ठितस्येति संस्थितस्य स्कन्दत्यथो अथो स्कन्दति स्कन्दत्यथो खलु खल्वथो स्कन्दति स्कन्दत्यथो खलु अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहुः अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुर्गायत्री गायत्र्याहुः खलु खल्वाहुर्गायत्री आहुर्गायत्री गायत्र्याहुराहुर्गायत्री वाव वावगायत्र्याहुराहुर्गायत्री वाव गायत्री वाव वावगायत्री गायत्री वाव प्रातस्सवने प्रातस्सवने वावगायत्री गायत्री वाव प्रातस्सवने वाव प्रातस्सवने प्रातस्सवने वाव वाव प्रातस्सवनेन न प्रातस्सवने वाव वाव प्रातस्सवनेन प्रातस्सवनेन न प्रातस्सवने प्रातस्सवनेनादिवादे दिवादेन प्रातस्सवने प्रातस्सवनेनादिवादे प्रातःसवन इति प्रातः सवने नातिवादे दिवादेन नातिवाद इतीत्यतिवादेन नातिवाद इति अतिवाद इतीत्यतिवादे दिवाद इत्यनतिवादुको दिवादुक इत्यतिवादे दिवाद इत्यनतिवादुकः अतिवाद इत्यति वादे इत्यनतिवादुको नतिवादुक इतीत्यनतिवादुक एनमेन मनतिवादुक इतीत्यनतिवादुक एनम् अनतिवादुक एनमेन मनतिवादुकोनतिवादुक एनम् भ्रातृव्यो भ्रातृव्य एन मनतिवादुकोनतिवादुक एनम् भ्रातृव्यः अनतिवादुक इत्यनति वादुकः एनम् भ्रातृव्यो भ्रातृव्य एनमेनम् भ्रातृव्यो भवति भवति भ्रातृव्य एनमेनम् भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति यो यो भवति भ्रातृव्यो भ्रातृव्यो भवति यः भवति यो यो भवति भवति य एवमेवम् यो भवति भवति य एवम् य एवमेवयो य एवम् वेदवेदैवयो य एवम् वेद एवम् वेदवेदैवमेवम् वेद तस्मात्तस्माद्वेदैवमेवम् वेद तस्माद् वेद तस्मात्तस्माद्वेदवेद तस्मादष्टावष्टावष्टावष्टौ तस्माद्वेदवेद तस्मादष्टावष्टौ तस्मादष्टावष्टावष्टावष्टौ तस्मादष्टावष्टौ कृत्वः कृत्वाष्टावष्टौ तस्मादष्टावष्टौ कृत्वः अष्टावष्टौ कृत्वः कृत्वाष्टावष्टावष्टावष्टौ कृत्वाभिषुत्यमभिषुत्यम् कृत्वाष्टावष्टावष्टावष्टौ कृत्वाभिषुत्यम् अष्टावष्टावित्यष्टौ अष्टौ कृत्वाभिषुत्यमभिषुत्यम् कृत्वः कृत्वाभिषुत्यम् ब्रह्मवादिनो ब्रह्मवादिनो अभिषुत्यम् कृत्वः कृत्वाभिषुत्यम् ब्रह्मवादिनः अभिषुत्यम् ब्रह्मवादिनो ब्रह्मवादिनो अभिषुत्यमभिषुत्यम् ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो अभिषुत्यमभिषुत्यम् ब्रह्मवादिनो वदन्ति अभिषुत्यमित्यभिषुत्यम् ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति पवित्रवन्तः पवित्रवन्तो वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति पवित्रवन्तः ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति पवित्रवन्तः पवित्रवन्तो वदन्ति वदन्ति पवित्रवन्तोऽन्ये पवित्रवन्तो वदन्ति वदन्ति पवित्रवन्तोऽन्ये पवित्रवन्तोऽन्येऽन्ये पवित्रवन्तः पवित्रवन्तोऽन्ये ग्रहा ग्रह अन्ये पवित्रवन्तः पवित्रवन्तोऽन्ये ग्रहाः पवित्रवन्त इति पवित्रवन्तः अन्ये ग्रह ग्रह अन्येऽन्ये ग्रह गृह्यन्ते गृह्यन्ते ग्रह अन्येऽन्ये ग्रह गृह्यन्ते ग्रह गृह्यन्ते गृह्यन्ते ग्रह ग्रह गृह्यन्ते किम् पवित्रः किम् पवित्रो गृह्यन्ते ग्रह ग्रह गृह्यन्ते किम् पवित्रः गृह्यन्ते किम् पवित्रः किम् पवित्रो गृह्यन्ते गृह्यन्ते किम् पवित्र उपाकोशरुपाकोशः किम् पवित्रो गृह्यन्ते गृह्यन्ते किम् पवित्र उपाकोशो किम् पवित्र उपाकोशरुपाकोशः किम् पवित्रः किम् पवित्र उपाकोशरिति इत्युपाकोशः किम् पवित्रः किम् पवित्र उपाकोशरिति किम् पवित्र इति किम् पवित्रः उपाकोशरुदीत्युपाकोशरुपाकोशरिति वाक्पवित्रो वाक्पवित्र इत्युपाकोशरुपाकोशरिति वाक्पवित्रः उपाकोशरित्युपाकोशो इति वाक्पवित्रो वाक्पवित्र इति वाक्पवित्र इति वाक्पवित्र इति वाक्पवित्र इति वाक्पवित्र इति वाक्पवित्रो वाक्पवित्र इति ब्रूयात् ब्रूयादिति वाक्पवित्रो वाक्पवित्र इति ब्रूयात् वाक्पवित्र इति वाक्पवित्रः इति ब्रूयात् ब्रूयादिति ब्रूयाद्वाचो वाचो ब्रूयादिति ब्रूयाद्वाचः ब्रूयाद्वाचो वाचो ब्रूयात् ब्रूयाद्वाचस्पतये पतये वाचो ब्रूयात् ब्रूयाद्वाचस्पतये वाचस्पतये पतये वाचो वाचस्पतये पदस्वपवस्वपतये वाचो वाचस्पतये पुरस्व पतये पवस्वपवस्वपतये पतये पवस्ववाजिनुवाजिन् पवस्वपतये पतये पवस्ववाजिन् पवस्ववाजिनुवाजिन् पवस्वपवस्ववाजिन्नितीति वाजिन् पवस्वपवस्ववाजिन्निति वाजिन्नितीति वाजिनुवाजिन्नित्याहाहेति वाजिनुवाजिन्नित्याह इत्याहाहेदीत्याह वाचा वाचा हेदीत्याह वाचाः आह वाचा वाचाः ह वाचैवैव वाचाः ह वाचैव वाचैवैव वाचा वाचैवैनमेनमेव वाचा वाचैवैनम् एवैनमेनमेवैवैनम् भवैति भवयत्येनमेवैवैनम् भवैति एनम् भवैति भवयत्येनमेनम् भवैति कृष्णो कृष्णः पवयत्येनमेनम् भवैति कृष्णः भवैति कृष्णो कृष्णः पवैति भवैति कृष्णो अगुंशुभ्याम् अगुंशुभ्याम् कृष्णः पवैति भवैति कृष्णो अगुंशुभ्याम् कृष्ण अगुंशुभ्याम् अगुंशुभ्याम् कृष्ण अगुंशुभ्यामितीत्यगुंशुभ्याम् कृष्ण अगुंशुभ्यामिति अगुंशुभ्यामितीत्यगुंशुभ्यामगुंशुभ्यामित्याहाहेत्यगुंशुभ्यामगुंशुभ्यामित्याह अगुंशुभ्यामित्यगुंशुभ्याम्भ्याहेदीत्याह कृष्णो कृष्ण आहेदीत्याह कृष्णः आह कृष्णो कृष्ण आहाह कृष्णो हि कृष्ण आहाह कृष्णो हि कृष्णो हि कृष्णो कृष्णो ह्येता भेदो हि कृष्णो कृष्णो ह्येतौ ह्येता भेदो हि ह्येता भगुंशु अगुंशु एतौ हि ह्येता भगुंशु एता भगुंशु अगुंशु एता वेता भगुंशु यौ या भगुंशु एता वेता भगुंशु यौ अगुंशु यौ या भगुंशु अगुंशु यौ सोमस्य सोमस्य या भगुंशु अगुंशु यौ सोमस्य अगुंशु इत्यगुंशु यौ सोमस्य सोमस्य यौ यौ सोमस्य गभस्त्यबोधो गभस्त्यबोधः सोमस्य यौ यौ सोमस्य गभस्त्यबोधः सोमस्य गभस्त्यबोधो गभस्त्यबोधः सोमस्य सोमस्य गभस्त्यबोध इति गभस्त्यबोधः सोमस्य सोमस्य गभस्त्यबोध इति गभस्त्यबोध इति गभस्त्यबोधो गभस्त्यबोध इत्याहाहेति गभस्त्यबोधो गभस्त्यबोध इत्याह गभस्त्यबोध इति गभस्त्यबोधः इत्याहाहेदीत्याह गभस्तिना गभस्तिनाहेदीत्याह गभस्तिना आह गभस्तिना गभस्तिनाहाह गभस्तिनाहि गभस्तिनाहाह गभस्तिनाहि गभस्तिनाहि गभस्तिना गभस्तिनाह्येनमेन गोहि गभस्तिना गभस्तिनाह्येनम् येनमेन गोहिह्येनम् भवयति भवयत्येन गोहिह्येनम् भवयति एनम् भवयति भवयत्येनमेनम् भवयति देवो देवः भवयत्येनमेनम् भवयति देवः भवयति देवो देवः भवयति भवयति देवो देवानाम् देवानाम् देवः भवयति भवयति देवो देवानाम् देवो देवानाम् देवानाम् देवो देवो देवानाम् पवित्रम् पवित्रम् देवानाम् देवो देवो देवानाम् पवित्रम् देवानाम् पवित्रम् पवित्रम् देवानाम् देवानाम् पवित्रमस्यसि पवित्रम् देवानाम् देवानाम् पवित्रमसि पवित्रमस्यसि पवित्रम् पवित्रमसीदीत्यसि पवित्रम् पवित्रमसीति असीदीत्यस्यसीत्याहाहेत्यस्यसीत्याह इत्याहाहेदीत्याह देवो देव आहेदीत्याह देवः आह देवो देव आहाह देवो हि देव आहाह देवो हि देवो हि देवो देवो ह्येष एष हि देवो देवो ह्येष ह्येष एष हि ह्येष सन् सन्नेष हि ह्येष सन् एष सन् सन्नेष एष सन् देवानाम् देवानागुं सन्नेष एष सन् देवानाम् सन्देवानाम् देवानागुंसन् सन्देवानाम् पवित्रम् पवित्रम् देवानागुंसन् सन्देवानाम् पवित्रम् देवानाम् पवित्रम् पवित्रम् देवानाम् देवानाम् पवित्रम् येषाम् येषाम् पवित्रम् देवानाम् देवानाम् पवित्रम् येषाम् पवित्रम् येषाम् येषाम् पवित्रम् पवित्रम् येषाम् भागो भागो येषाम् पवित्रम् पवित्रम् येषाम् भागः येषाम् भागो भागो येषाम् येषाम् भागोऽस्यसि भागो येषाम् येषाम् भागोऽसि भागोऽस्यसि भागो भागोऽसि येभ्यस्तेभ्योऽसि भागो भागोऽसि तेभ्यः असि तेभ्यस्तेभ्योऽस्यसि तेभ्यस्त्वा त्वा तेभ्योऽस्यसि तेभ्यस्त्वा तेभ्यस्त्वा त्वा तेभ्यस्तेभ्यस्त्वेदीति त्वा तेभ्यस्तेभ्यस्त्वेति त्वेदीति त्वा त्वेत्याह हेतित्वा त्वेत्याह इत्याहेदीत्याह येषाम् येषामाहेदीत्याह येषाम् आह येषाम् येषामाहाह येषा गुंहिः येषामाहाह येषा गुंहिः येषा गुंहिः येषाम् येषा गृह्येष एष हि येषाम् येषा गृह्येष एष हि ह्येष भागो भाग एष हि ह्येष भागः एष भागो भाग एष भागस्तेभ्यस्तेभ्यो भाग एष भागस्तेभ्यः भागस्तेभ्यस्तेभ्यो भागो भागस्तेभ्य एनमेनन्देभ्यो भागो भागस्तेभ्य एनम् तेभ्य एनमेनन्देभ्यस्तेभ्य एनम् गृह्णाति गृह्णात्येनन्देभ्यस्तेभ्य एनम् गृह्णाति एनम् गृह्णाति गृह्णात्येनमेनम् गृह्णाति स्वाङ्कृतः स्वाङ्कृतो गृह्णात्येनमेनम् गृह्णाति स्वाङ्कृतः गृह्णाति स्वाङ्कृतः स्वाङ्कृतो गृह्णाति गृह्णाति स्वाङ्कृतोऽस्यसि स्वाङ्कृतो गृह्णाति गृह्णाति स्वाङ्कृतोऽसि स्वाङ्कृतोऽस्यसि स्वाङ्कृतः स्वाङ्कृतोऽसीदीत्यसि स्वाङ्कृतः स्वाङ्कृतोऽसीति असीदीत्यस्य सीत्याहेत्यस्य सीत्याह इत्याहाहेदीत्याह प्राणम् प्राणमाहेदीत्याह प्राणम् आह प्राणम् प्राणमाहः प्राणमेवैव प्राणमाहः प्राणमेव प्राणमेवैव प्राणम् प्राणमेव स्वर्गस्वमेव प्राणम् प्राणमेव स्वम् प्राणमिति प्राणम् एव स्वर्गस्वमेवैव स्वमकृताकृतस्वमेवैव स्वमकृता स्वमकृताकृतस्वर्गस्वमकृतमधुमतेर्मधुमतेरकृतस्वर्गस्वमकृतमधुमतीः अकृतमधुमतेर्मधुमतेरकृताकृतमधुमतेर्नो नो मधुमतेरकृताकृतमधुमतेर्नः मधुमतेर्नो नो मधुमतेर्मधुमतेर्न इष इषो नो मधुमतेर्मधुमतेर्न इषः मधुमतेरिति मधुमतीः न इष इषो नो न इषस्कृधि कृधीषो नो न इषस्कृधि इषस्कृधि कृधीष इषस्कृधीतीति कृधीष इषस्कृधीति कृधीतीति कृधि कृधीत्याहाहेति कृधि कृधीत्याह इत्याहाहेदीत्याह सर्वगो सर्वमाहेदीत्याह सर्वम् आह सर्वगो सर्वमाहाह सर्वमेवैव सर्वमाहाह सर्वमेव सर्वमेवैव सर्वगो सर्वमेवास्मास्मा एव सर्वगो सर्वमेवास्मै एवास्मास्मा एवैवास्मा इदमिदमस्मा एवैवास्मा इदम् अस्मा इदमिदमस्मास्मा इदग्स्वदयदिस्वदयति इदमस्मा अस्मा इदग्स्वदयति इदग्स्वदयति स्वदयतीदमिदग्स्वदयति विश्वेभ्यो विश्वेभ्यः स्वदयतीदमिदग्स्वदयति विश्वेभ्यः स्वदयति विश्वेभ्यो विश्वेभ्यः स्वदयति स्वदयति विश्वेभ्यस्त्वा त्वा विश्वेभ्यः स्वदयति स्वदयति विश्वेभ्यस्त्वा विश्वेभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वेन्द्रियेभ्य इन्द्रियेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वेन्द्रियेभ्यः त्वेन्द्रियेभ्य इन्द्रियेभ्यस्त्वा त्वेन्द्रियेभ्यो दिव्येभ्यो दिव्येभ्य इन्द्रियेभ्यस्त्वा त्वेन्द्रियेभ्यो दिव्येभ्यः इन्द्रियेभ्यो दिव्येभ्यो दिव्येभ्य इन्द्रियेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यो दिव्येभ्य इन्द्रियेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यो दिव्येभ्यो दिव्येभ्यः पार्थिवेभ्य इति पार्थिवेभ्यो दिव्येभ्यो दिव्येभ्यः पार्थिवेभ्य इति पार्थिवेभ्यैः पार्थिवेभ्यः पार्थिवेभ्यैत्याहाहेति पार्थिवेभ्यः पार्थिवेभ्यैत्याह इत्याहाहेदीत्याहोभयेषुभयेष्वाहेदीत्याहोभयेषु आहोभयेषुभयेष्वाहाहोभयेष्वेवैवोभयेष्वाहाहोभयेष्वेव उभयेष्वेवैवोभयेषुभयेष्वेव देवमनुष्येषु देवमनुष्येष्वेवोभयेषुभयेष्वेव देवमनुष्येषु एव देवमनुष्येषु देवमनुष्येष्वेवैव देवमनुष्येषु प्राणान् प्राणान् देवमनुष्येष्वेवैव देवमनुष्येषु प्राणान् देवमनुष्येषु प्राणान् प्राणान् देवमनुष्येषु देवमनुष्येषु प्राणान् दधाति दधाति प्राणान् देवमनुष्येषु देवमनुष्येषु प्राणान् दधाति देवमनुष्येष्विति देवा मनुष्येषु प्राणान् दधाति दधाति प्राणान् प्राणान् दधाति मनो मनो दधाति प्राणान् प्राणान् दधाति मनः प्राणानिति प्राणान् दधाति मनो मनो दधाति दधाति मनस्त्वा त्वा मनो दधाति दधाति मनस्त्वा मनस्त्वा त्वा मनो मनस्त्वाष्टु त्वा मनो मनस्त्वाष्टु त्वाष्टुष्टुत्वा त्वाष्टिरीत्यष्टुत्वा त्वाष्टिति अष्टिरीत्यष्ट्वष्टित्याह हेत्यष्ट्वष्टित्याह इत्याह हेदीत्याह मनो मन आहेदीत्याह मनः आह मनो मन आहाह मन एवैव मन आहाह मन एव मन एवैव मनो मन एवाष्टुतेष्टुत एव मनो मन एवाष्टुते एवाष्टुतेष्टुत एवैवाष्टुत उरुर्वश्नुत एवैवाष्टुत उरु अश्नुत उरुर्वश्नुतेष्टुत उर्वन्तरिक्षमन्तरिक्षमुर्वश्नुतेष्टुत उर्वन्तरिक्षम् उर्वन्तरिक्षमन्तरिक्षमुरूर्वन्तरिक्षमन्वन्मन्तरिक्षमुरूर्वन्तरिक्षमु अन्तरिक्षमन्वन्मन्तरिक्षमन्तरिक्षमन्विहीह्यन्वन्तरिक्षमन्तरिक्षमन्विः अन्विहीह्यन्वन्विहीतीतीह्यन्वन्विहीतिहीतीतीहीहीत्याहहेतिहीहीत्याह इत्याहहेदीत्याहान्तरिक्षदेवत्योऽन्तरिक्षदेवत्य आहेदीत्याहान्तरिक्षदेवत्यः आहान्तरिक्षदेवत्योऽन्तरिक्षदेवत्य आहाहान्तरिक्षदेवत्यो हि ह्यन्तरिक्षदेवत्य आहाहान्तरिक्षदेवत्यो हि अन्तरिक्षदेवत्यो हि ह्यन्तरिक्षदेवत्योऽन्तरिक्षदेवत्यो हि प्राणः प्राणो ह्यन्तरिक्षदेवत्योऽन्तरिक्षदेवत्यो हि प्राणः अन्तरिक्षदेवत्य इत्यन्तरिक्षादेवत्यः इति प्राणः प्राणो हि प्राणस्वाहा स्वाहा प्राणो हि प्राणस्वाहा प्राणस्वाहा स्वाहा प्राणः प्राणस्वाहा त्वा त्वा स्वाहा प्राणः प्राणस्वाहा त्वा प्राण इति प्राणः स्वाहा त्वा त्वा स्वाहा स्वाहा त्वा शुभवस्वभवस्त्वा स्वाहा स्वाहा त्वा शुभवः त्वा शुभवस्वभवस्त्वा त्वा शुभवस्सूर्याय सूर्याय शुभवस्त्वा त्वा शुभवस्सूर्याय शुभवसूर्याय सूर्याय शुभवशुभवसूर्यायेति सूर्याय शुभवशुभवसूर्यायेति शुभव इति शुभवः सूर्यायेति सूर्याय सूर्यायेत्याह हेति सूर्याय सूर्यायेत्याह इत्याह हेदीत्याह प्राणाः प्राण आहेदीत्याह प्राणाः आह प्राणाः प्राण आहाः प्राणावै वै प्राण आहाः प्राणावै प्राणावै वै प्राणाः प्राणावै स्वभवस स्वभवसो वै प्राणाः प्राणावै स्वभवस प्राणा इति प्राणाः वै स्वभवस स्वभवसो वै स्वभवसो देवा देवा स्वभवसो वै स्वभवसो देवाः स्वभवसो देवा देवा स्वभवस स्वभवसो देवास्तेषु तेषु देवा स्वभवस स्वभवसो देवास्तेषु स्वभवस इति स्वाभवसः देवास्तेषु तेषु देवा देवास्तेष्वेवैव तेषु देवा देवास्तेष्वेव तेष्वेवैव तेषु तेष्वेव परोक्षम् परोक्षमेव तेषु तेष्वेव परोक्षम् एव परोक्षम् परोक्षमेवैव परोक्षम् जुहोति जुहोति परोक्षमेवैव परोक्षम् जुहोति परोक्षम् जुहोति जुहोति परोक्षम् परोक्षम् जुहोति देवेभ्यो देवेभ्यो जुहोति परोक्षम् परोक्षम् जुहोति देवेभ्यः परोक्षमिति परः अक्षम् ज्योतिदेवेभ्यो देवेभ्यो जुहोति जुहोति देवेभ्यस्त्वा त्वा देवेभ्यो जुहोति जुहोति देवेभ्यस्त्वा देवेभ्यस्त्वा त्वा देवेभ्यो देवेभ्यस्त्वा मरीचिभेभ्यो मरीचिभेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा मरीचिभेभ्यो मरीचिभेभ्यस्त्वा त्वा मरीचिभेभ्य इति मरीचिभेभ्यस्त्वा त्वा मरीचिभेभ्य इति मरीचिभेभ्य इति मरीचिभेभ्यो मरीचिभेभ्य इत्याह हेति मरीचिभेभ्यो मरीचिभेभ्य इत्याह मरीचिभेभ्य इति मरीचिभेभ्यः इत्याह हेदित्याहादित्यस्यादित्यस्याहेदित्याहादित्यस्य आहादित्यस्यादित्यस्याहादित्यस्य वैव आदित्यस्याहादित्यस्य वै आदित्यस्य वैव आदित्यस्यादित्यस्य वै रश्मयो रश्मयो वा आदित्यस्यादित्यस्य वै रश्मयः वै रश्मयो रश्मयो वै वै रश्मयो देवा देवा रश्मयो वै वै रश्मयो देवाः रश्मयो देवा देवा रश्मयो रश्मयो देवामरीचिपामरीचिपा देवा रश्मयो रश्मयो देवामरीचिपाः देवामरीचिपामरीचिपा देवा देवामरीचिपास्तेषाम् तेषाम् मरीचिपा देवा देवामरीचिपास्तेषाम् मरीचिपास्तेषाम् तेषाम् मरीचिपामरीचिपास्तेषाम् तत्तत्तेषाम् मरीचिपामरीचिपास्तेषाम् तत् मरीचिपा इति मरीचिपाः तेषाम् तत्तत्तेषाम् तेषाम् तद्भागधेयम् भागधेयम् तत्तेषाम् तेषाम् तद्भागधेयम् तद्भागधेयम् भागधेयम् तत्तद्भागधेयम् तागुस्तान् भागधेयम् तत्तद्भागधेयम् तान् भागधेयन्तादस्तान् भागधेयम् भागधेयन्तानेवैव तान् भागधेयम् भागधेयन्तानेव भागधेयमिति भागधेयम् तानेवैव तागुस्तानेव तेन तेनैव तागुस्तानेव तेन एव तेन तेनैवैव तेन प्रीणाति प्रीणाति तेनैवैव तेन प्रीणाति तेन प्रीणाति प्रीणाति तेन तेन प्रीणाति यदि यदि प्रीणाति तेन तेन प्रीणाति यदि प्रीणाति यदि यदि प्रीणाति प्रीणाति यदि कामयेत कामयेत यदि प्रीणाति प्रीणाति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेत वृषुको वृषकः कामयेत यदि यदि कामयेत वृषकः कामयेत वृषको वृषकः कामयेत कामयेत वृषकः पर्जन्यः पर्जन्यो वृषकः कामयेत कामयेत वृषकः पर्जन्यः वृषकः पर्जन्यः पर्जन्यो वृषको वृषकः पर्जन्यः स्यात् स्यात् पर्जन्यो वृषको वृषकः पर्जन्यः स्यात् पर्जन्यः स्यात् स्यात् पर्जन्यः पर्जन्यः स्यादिति स्यात् पर्जन्यः पर्जन्यः स्यादिति स्यादिति स्यात् स्यादिति नीचानि चेत् स्यात् स्यादिति नीचाः इति नीचा नीचेतीति नीचा हस्तेन हस्तेन नीचेतीति नीचा हस्तेन नीचा हस्तेन हस्तेन नीचा नीचा हस्तेन निनिहस्तेन नीचा नीचा हस्तेन नि हस्तेन निनिहस्तेन हस्तेन निमृज्यान्मृज्यान्निहस्तेन हस्तेन निमृज्यात् निमृज्यान्मृज्यान्निमृज्यात् वृष्टिम् वृष्टिम् मृज्यान्निमृज्यात् वृष्टिम् मृज्यात् वृष्टिम् वृष्टिम् मृज्यान्मृज्यात् वृष्टिमेवैव वृष्टिम् मृज्यान्मृज्यात् वृष्टिमेव वृष्टिमेवैव वृष्टिम् वृष्टिमेव निन्येव वृष्टिम् वृष्टिमेव नि एव निन्येवैव नियच्छति यच्छति न्येवैव नियच्छति नियच्छति यच्छति नियच्छति यदि यदि यच्छति नियच्छति यदि यच्छति यदि यदि यच्छति यच्छति यदि कामयेत कामयेत यदि यच्छति यच्छति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेतावृषको वृषकः कामयेत यदि यदि कामयेतावृषकः कामयेतावृषको वृषकः कामयेत कामयेतावृषकः स्यात् स्यादवृषकः कामयेत कामयेतावृषकः स्यात् अवृषकः स्यात् स्यादवृषको वृषकः स्यादिदीति स्यादवृषको वृषकः स्यादिति स्यादिदीति स्यात् स्यादित्युत्तानेनोत्तानेनेति स्यात् स्यादित्युत्तानेन इत्युत्तानेनोत्तानेनेति इत्युत्तानेन निन्द्युत्तानेनेति इत्युत्तानेन नि उत्तानेन निन्द्युत्तानेनोत्तानेन निमृज्यान्मृज्यान्युत्तानेनोत्तानेन निमृज्यात् उत्तानेनेत्युदोत्तानेन निमृज्यान्मृज्यान्निमृज्यात् वृष्टिम् वृष्टिम् मृज्यान्निमृज्यात् वृष्टिम् मृज्यात् वृष्टिम् वृष्टिम् मृज्यान्मृज्यात् वृष्टिमेवैव वृष्टिम् मृज्यान्मृज्यात् वृष्टिमेव वृष्टिमेवैव वृष्टिम् वृष्टिमेवोदुदेव वृष्टिम् वृष्टिमेवोद् एवोदुदेवैवोद्यच्छति यच्छत्युदेवैवोद्यच्छति उद्यच्छति यच्छत्युदुद्यच्छति यदि यदि यच्छत्युदुद्यच्छति यदि यच्छति यदि यदि यच्छति यच्छति यद्यभिचरेद भिचरेद्यदि यच्छति यच्छति यद्यभिचरेद् यद्यभिचरेद भिचरेद्यदि यद्यभिचरेदमुममभिचरेद्यदि यद्यभिचरेदमुम् अभिचरेदमुममभिचरेद भिचरेदमुञ्जहि जह्यमुमभिचरेद भिचरेदमुञ्जहि अभिचरेदित्यभिचरेद् अमुञ्जहि जह्यमुममुञ्जहि यथाथ जह्यमुममुञ्जहि यथा जह्यथाथ जहि जह्यथत्वात्वाथ जहि जह्यथत्वा अथत्वात्वाथाथत्वा होष्यामि होष्यामि त्वाथाथत्वा होष्यामि त्वा होष्यामि होष्यामि त्वात्वा होष्यामीतीति होष्यामि त्वात्वा होष्यामीति होष्यामीतीति होष्यामि होष्यामीति ब्रूयात् ब्रूयादिति होष्यामि होष्यामीति ब्रूयात् इति ब्रूयात् ब्रूयादितीति ब्रूयादाहुतिमाहुतिम् ब्रूयादितीति ब्रूयादाहुतिम् ब्रूयादाहुतिमाहुतिम् ब्रूयात् ब्रूयादाहुतिमेवैवाहुतिम् ब्रूयात् ब्रूयादाहुतिमेव आहुतिमेवैवाहुतिमाहुतिमेवैनमेनमेवाहुतिमाहुतिमेवैनम् आहुतमित्याहुतिम् एवैनमेनमेवैनम् प्रेप्सन् प्रेप्सन्नेनमेवैवैनम् प्रेप्सन् एनम् प्रेप्सन् प्रेप्सन्नेनमेनम् प्रेप्सन् हन्ति हन्ति प्रेप्सन्नेनमेनम् प्रेप्सन् हन्ति प्रेप्सन्निति प्रादीप्सन् हन्ति यदि यदि हन्ति हन्ति यदि दूरे दूरे यदि हन्ति हन्ति यदि दूरे यदि दूरे दूरे यदि यदि दूरे स्यात् स्यात् दूरे यदि यदि दूरे स्यात् दूरे स्यात् स्यात् दूरे दूरे स्यादा स्यात् दूरे दूरे स्यादा स्यादा स्यात् स्यादातमितोस्तमितो रा स्यात् स्यादातमितो आतमितोस्तमितो रातमितोस्तिष्ठेत् तिष्ठेत्तमितो रातमितोस्तिष्ठेत् तमितोस्तिष्ठेत् तिष्ठेत् तमितोस्तमितोस्तिष्ठेत् प्राणम् प्राणम् तिष्ठेत् तमितोस्तमितोस्तिष्ठेत् प्राणम् तिष्ठेत् प्राणम् प्राणम् तिष्ठेत् तिष्ठेत् प्राणमेवैव प्राणम् तिष्ठेत् तिष्ठेत् प्राणमेव प्राणमेवैव प्राणम् प्राणमेवास्यैव प्राणम् प्राणमेवास्य प्राणमिति प्राणम् एवास्यैवास्यानुगत्यानुगत्यास्यैवैवास्यानुगत्य अस्यानुगत्यानुगत्यास्यास्यानुगत्य हन्ति हन्त्यनुगत्यास्यास्यानुगत्य हन्ति अनुगत्य हन्ति हन्त्यनुगत्यानुगत्य हन्ति यदि हन्त्यनुगत्यानुगत्य हन्ति यदि अनुगत्येत्यनुगत्य हन्ति यदि यदि हन्ति हन्ति यद्यभिचरेत भिचरेद्यदि हन्ति हन्ति यद्यभिचरेत् यद्यभिचरेदभिचरेद्यदि यद्यभिचरेदमुष्यामुष्याभिचरेद्यदि यद्यभिचरेदमुष्य अभिचरेदमुष्यामुष्याभिचरेदभिचरेदमुष्यत्वा त्वामुष्याभिचरेदभिचरेदमुष्यत्वा अभिचरेदित्यभिचरेद् अमुष्यत्वा त्वामुष्यामुष्यत्वा प्राणे प्राणे त्वामुष्यामुष्यत्वा प्राणे त्वा प्राणे प्राणे त्वा प्राणे साधयामि साधयामि प्राणे त्वा प्राणे साधयामि प्राणे साधयामि साधयामि प्राणे प्राणे साधयामीति साधयामि प्राणे प्राणे साधयामीति प्राण इति प्राणे साधयामीति साधयामि साधयामीति साधयेत् साधयेदिति साधयामि साधयामीति साधयेत् इति साधयेत् साधयेदिति साधयेत् सन्नो सन्नः साधयेदिति साधयेत् सन्नः साधयेत् सन्नो सन्नः साधयेत् साधयेत् सन्नो वै वा असन्नः साधयेत् साधयेत् सन्नो वै असन्नो वै वा असन्नो सन्नो वै प्राणः प्राणो वा असन्नो सन्नो वै प्राणः वै प्राणः प्राणो वै वै प्राणः प्राणम् प्राणम् प्राणो वै वै प्राणः प्राणम् प्राणः प्राणम् प्राणम् प्राणः प्राणः प्राणमेवैव प्राणम् प्राणः प्राणः प्राणमेव प्राण इति प्राणः प्राणमेवैव प्राणम् प्राणमेवास्यैव प्राणम् प्राणमेवास्य प्राणमिति प्राणम् एवास्यैवैवास्य साधयति साधयत्यस्यैवैवास्य साधयति अस्य साधयति साधयत्यस्यास्य साधयति षड्भिः षड्भिः साधयत्यस्यास्य साधयति षड्भिः साधयति षड्भिः षड्भिः साधयति साधयति षड्भिरघोषुभिरघोषुभिः षड्भिः साधयति साधयति षड्भिरघोषुभिः षड्भिरघोषुभिरघोषुभिः षड्भिः षड्भिरघोषुभिः पवयति पवयत्यघोषुभिः षड्भिः षड्भिरघोषुभिः पवयति षड्भिरिति षड्भिः अघोषुभिः पवयति पवयत्यघोषुभिरघोषुभिः पवयति षट् षट् पवयत्यघोषुभिरघोषुभिः पवयति षड् अघोषुभिरित्यघोषुभिः पवयति षट् षट् पवयति पवयति षड्वै वै षट् पवयति पवयति षड्वै षड्वै वै षट् षड् वा अर्धव अर्धवो वै षट् षड् वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव अर्धुभिरऋतुभिरऋतवो वै वा अर्धव अर्धुभिः अर्धव अर्धुभिरऋतुभिरऋतव अर्धव अर्धुभिरेवै वर्तुभिरऋतव अर्धव अर्धुभिरेव ऋतुभिरेवै वर्तुभिरऋतुभिरेवैनमेनमेव वर्तुभिरऋतुभिरेवैनम् अर्धुभिरित्युतोभिः एवैनमेनमेवैवैनम् पवयति पवयत्येनमेवैवैनम् पवयति एनम् पवयति पवयत्येनमेनम् पवयति त्रिस्त्रिः पवयत्येनमेनम् पवयति त्रिः पवयति त्रिस्त्रिः पवयति पवयति त्रिः पवयति पवयति त्रिः पवयति पवयति त्रिः पवयति त्रिः पवयति पवयति त्रिस्त्रिः पवयति त्रयस्त्रयः पवयति त्रिस्त्रिः पवयति त्रयः पवयति त्रयस्त्रयः पवयति पवयति त्रय इम इमे त्रयः पवयति पवयति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका एभिरेभिर्लोका इम इमे लोका एभिः लोका एभिरेभिर्लोका लोका एभिरेवै वैभिर्लोका लोका एभिरेव एभिरेवै वैभिरेभिरेवैनमेनमेवैभिरेभिरेवैनम् एवैनमेनमेवैवैनम् लोकैर्लोकैरेनमेवैवैनम् लोकैः एनम् लोकैर्लोकैरेनमेनम् लोकैः पवयति पवयति लोकैरेनमेनम् लोकैः पवयति लोकैः पवयति पवयति लोकैर्लोकैः पवयति ब्रह्मवादिनो ब्रह्मवादिनः पवयति लोकैर्लोकैः पवयति ब्रह्मवादिनः पवयति ब्रह्मवादिनो ब्रह्मवादिनः पवयति पवयति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनः पवयति पवयति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्मात् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् कस्मात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यात्रयस्त्रयः सत्यात् कस्मात् कस्मात् सत्यात्रयः सत्यात्रयस्त्रयः सत्यात् सत्यात्रयः पशूनाम् पशूनाम् त्रयः सत्यात् सत्यात्रयः पशूनाम् त्रयः पशूनाम् पशूनाम् त्रयस्त्रयः पशूनागो हस्तादानाः हस्तादानाः पशूनान्त्रयस्त्रयः पशूनागो हस्तादानाः पशूनागोहस्तादानाः पशूनाम् पशूनागोहस्तादाना इति हस्तादानाः पशूनाम् पशूनागोहस्तादाना इति हस्तादाना इति हस्तादाना हस्तादाना इति यद्यदि हस्तादाना हस्तादाना इति यद् हस्तादाना इति हस्तादानः इति यद्यदि यत्र स्त्रिर्यदि यत्रिः यत्र स्त्रिर्यद्यत्रिरुपागुंशमुपागुंशम् त्रिर्यद्यत्रिरुपागुंशम् त्रिरुपागुंशमुपागुंशम् दृष्टिरुपागुंशगुंहस्तेन हस्तेनोपागुंशम् दृष्टिरुपागुंशगुंहस्तेन उपागुंशगुंहस्तेन हस्तेनोपागुंशमुपागुंशगुंहस्तेन विगृह्णाति विगृह्णाति हस्तेनोपागुंशमुपागुंशगुंहस्तेन विगृह्णाति उपागुंशमित्युपागुंशम् हस्तेन विगृह्णाति विगृह्णाति हस्तेन हस्तेन विगृह्णाति तस्मात् विगृह्णाति हस्तेन हस्तेन विगृह्णाति तस्मात् विगृह्णाति तस्माद्विगृह्णाति विगृह्णाति तस्मात्रयस्त्रयस्तस्माद् विगृह्णाति विगृह्णाति तस्मात्रयः विगृह्णातीति विगृह्णाति तस्मात्रयस्त्रयस्तस्मात्तस्मात्रयः पशूनाम् पशूनाम् त्रयस्तस्मात्तस्मात्रयः पशूनाम् त्रयः पशूनाम् पशूनाम् त्रयस्त्रयः पशूनागुंहस्तादानाः हस्तादानाः पशूनाम् त्रयस्त्रयः पशूनागुंहस्तादानाः पशूनागुंहस्तादानाः हस्तादानाः पशूनाम् पशूनागुंहस्तादानाः पुरुषः पुरुषो हस्तादानाः पशूनाम् पशूनागुंहस्तादानाः पुरुषः हस्तादानाः पुरुषः पुरुषो हस्तादानाः हस्तादानाः पुरुषो हस्ति हस्ति पुरुषो हस्तादानाः हस्तादानाः पुरुषो हस्ति हस्तादाना इति हस्तादानः पुरुषो हस्ति हस्ति पुरुषः पुरुषो हस्ति मर्कटो मर्कटो हस्ति पुरुषः पुरुषो हस्ति मर्कटः हस्ति मर्कटो मर्कटो हस्ति हस्ति मर्कटः मर्कट इति मर्कटः